सर्वेषां गीतासोपानवर्गं प्रति स्वागतम्। आदौ सुभाषितं शृणुमः, पश्चात् पाठः आरभ्यते। भगिनी एकवारं स्मारयतु। विद्या नाम नरस्य रूपमधिकं प्रच्छन्न गुप्तं धनं, विद्या भोगकरी यशस्सुखकरी, विद्या गुरूणां गुरुः, विद्या बन्धुजनो विदेशगमने, विद्या परा देवता, विद्या राजसु पूज्यते न तु धनं, विद्या विहीनः पशुः। धन्यवादाः भगिनी। ल्यबन्तानां चिन्तनं प्रवर्तमानमस्ति। ल्यबन्तरूपाणि इति विषयः गते वर्गे एव आरब्धः। गते वर्गे ल्यप्रत्ययस्य प्रसङ्गे किञ्चित् उक्तमासीत्। विषयः तु ल्यबन्तरूपाणि। एतं विषयम् अधिकृत्य एकं सम्भाषणं दीयते अस्माकं पुस्तके, गीतासोपानम् इति पुस्तके एकं सम्भाषणमस्ति। अस्माकं पाठस्य शीर्षकमस्ति अवलोक्य विश्वरूपम्। अवलोक्य इति ल्यबन्तरूपमस्ति। अव उपसर्गपूर्वकः, लोक् धातुतः ल्यप्रत्ययस्य योजनेन अवलोक्य विश्वरूपम् इति कर्मपदम् अस्ति। प्रथमाविभक्त्यन्तं पदं विश्वरूपः। विश्वरूपः इति समस्तपदम् अस्ति। विश्वम् एव रूपं यस्य सः इति विग्रहवाक्यं वक्तव्यं भवति। विश्वमेव रूपं यस्य सः इति विग्रहवाक्यस्य कथनेन तत्र बहुव्रीहिसमासः अस्ति। विश्वरूपः परमात्मा, विराड् रूपम् इति अपि वक्तुं शक्यते। विराड् रूपम् इति कथनेन विराट् योगः रूपं, पदविच्छेदं कुर्मः चेत् पदद्वयं विराट् योगः रूपम् इति भवति। तत्र सन्धिः नित्यः, समस्तपदानां प्रसङ्गे सन्धिः नित्यः, अतः विराड् रूपम् इत्येव वक्तव्यं। तत्र जस्त्वसन्धिकार्यमस्ति। जलां जशोन्ते इति सूत्रेण विराट् योगः रूपं, तत्र टकारस्य स्थाने डकारः आगतः, जस्त्वसन्धिः भूत्वा विराड् रूपं। विश्वरूपम् अवलोक्य किं कृतवान्? विश्वरूपम् अवलोक्य अर्जुनः युद्धं कर्तुं सन्नद्धः अभवत्। सः नष्टमोहः जातः। नष्टमोहः इति पदमपि समस्तपदं। नष्टः मोहः यस्मात् सः नष्टमोहः, अर्जुनः नष्टमोहः, अथवा अर्जुनस्य मोहः नष्टः जातः। समस्तपदस्य निर्माणेन तत्र संक्षेपरीत्या वक्तुं शक्यते खलु, अतः समस्तपदानि तदर्थम् उपयुक्तानि भवन्ति। अर्जुनः विश्वरूपस्य दर्शनेन नष्टमोहः जातः, तस्य मोहः नष्टः जातः। कथा तु परिचिता एव। कथाम् अधिकृत्य, कथाम् अवलम्ब्य, कथाम् आधारीकृत्य अत्र एकं सम्भाषणं दत्तमस्ति। सम्भाषणे इतोपि किमस्ति इति एकवारम् अवलोकयामः। अतः पुस्तकम् उद्घाटयन्तु, कांश्चन अभ्यासान् अपि कुर्मः। केचन अभ्यासाः सन्ति, कांश्चन अभ्यासान् अद्य वयं समापयामः। अतः चतुस्त्रिंशत्यधिक एकशतं पुटं पश्यन्तु। पेज् 134 पृष्ठम् अवलोकयन्तु। सुजाता भगिनी, भवती एव आरम्भं करोतु। एतत् सम्भाषणम् उच्चैः पठत जानीत। ल्यप्रत्ययान्तानि एतत् दकारान्त एतत् शब्दः सम्भाषणं लुळन्तपदमस्ति। उच्चैः अव्ययमस्ति। पठत लोट्लकार मध्यमपुरुष बहुवचनमस्ति। जानीता जन् धातुतः, जन् धातुः नास्ति, ज्ञाधातु, ज्ञाधातुः कस्मिन् गणे अस्ति? जानाति, क्रयादिगणे। उत्तमं, बहु सम्यक् उक्तवती भगिनी। जानाति इति क्रियादिगणे अस्ति। जानाति, तत्र श्ना इति विकरणम् अस्ति खलु, वदतु। स्नायित् विकरणप्रत्ययः अस्ति जान् जने च इत्यनेन जा आयाति जा योगः स्ना योगः ति शकारस्य इत्संज्ञा भवति न एव अवशिष्यते जानाति भवति तदेव क्रियादिगणे प्रथमसदस्यः क्री इति धातुः अस्ति तत्र क्री इत्यत्र रेफः निमित्तमस्ति इति कारणतः अणत्वं सिद्ध्यति जानाति इत्यत्र ज्ञा इति धातुः अस्ति किन्तु ज्ञा इत्यस्य स्थाने जा आदेशः भवति यथा भवत्या उक्तं ज्ञाजनोर्जा इति सूत्रेण सम्भाषणम् इत्यत्र सम् उपसर्गपूर्वकः भाष्यधातुः भाष्यधातुः तु आत्मनेपदीधातुः अतः तस्य रूपं भाषते उत्तमम् अत्र कः अवलोकितवान् अर्जुनः उत्तमं किम् अवलोकितवान् विश्वरूपम् अवलोकितवान् अवलोक्य किं कृतवान् अवलोक्य युद्धं कर्तुं सिद्धः उत्तमं युद्धं कर्तुं सन्नद्धः अभवत् भवती श्रुतवती खलु सिंहावलोकनम् इति पदमस्ति अवलोकनम् इति कीदृशं पदम् अवलोकनं लुडन्तपदमस्ति अवोपसर्ग लोक् धातुः उत्तमम् अवलोकनम् इति पदमस्ति ल्युडन्तमस्ति सिंहावलोकनम् इति कथनेन न जानामि भगिनि दर्शना भगिनी भवती वदतु सिंहस्य अवलोकनं षष्ठी तत्पुरुष इतोपि वदतु सिंहं अवलोकितवान् इति अथवा अवलोक दृष्टवान् इति दृष्टवान् इति सिंह तरफ पीछे देखते हुए आगे चलना आगे बढ़ना सिंहस्य अवलोकनम् इव अवलोकनं यस्य सः तर्हि बहुव्रीहि अस्ति सिंहावलोकनः इति पुंलिङ्गपदमस्ति चेत् सिंहस्य अवलोकनम् इव अवलोकनं यस्य सः इति विग्रहवाक्यं वक्तव्यं भवति बहुव्रीहिसमासः अस्ति एकवारम् ऊहां कुर्वन्तु जस्ट् लैक् अ लायन् बेक्वर्ड् लुक् सिंहावलोकनम् इति पदं बहु प्रसिद्धं पदमस्ति सिंहासनम् इति पदमस्ति चेत् तत्र विग्रहवाक्यं किं भवति कोऽपि वदतु तत्रापि सिंहासनं किल तर्हि सिंहस्य आसनम् अस्ति परन्तु सिंह तु आसनेन उपविशति तर्हि राजा उपविशति प्रायः सिंहासनस्य उपरि समासः मध्यमपदलोपि कर्मधारयसमासः इति वदामः सिंहचिह्नितम् आसनम् इति विग्रहवाक्यं वक्तव्यं भवति सिंहचिह्नितं सिंहः इति चिह्नं आसने अस्ति इति कृत्वा सिंहचिह्नितम् आसनं सिंहचिह्नितम् आसनम् आसनम् इति कीदृशं पदम् आस् धातुः अस्ति आस् धातोः रूपमेव आसनम् उपवेशने इत्यस्मिन् अर्थे आस् धातुः अस्ति आसते आसाते एवं लटीरूपाणि भवन्ति अस्तु पाठं प्रति सरेम अवलोकनम् इति द्युडन्तरूपम् अस्ति लोक् धातुः आत्मनेपदिधातुः अतः सुजाता भगिनी वदतु आत्मनेपदिधातुः अतः रूपं कथं भवति अवलोकते अवलोक्येते अवलोक्यन्ते पुनः आत्मनेपदिरूपाणि सम्यक् वक्तव्यानि अवलोकते अव इति पदं त्यजतु केवलं लोकते स्वीकरोतु लोकते लोकेते लोकन्ते लोकसे लोकेथे लोकद्वे लोके लोकै लोके लोके लोकावहे लोकामहे उत्तमम् अव उपसर्गपूर्वक रूपाणि वक्तव्यानि उपसर्गः नास्ति चेत् लोकित्वा लोकित्वा इत्यत्र इडागमः अस्ति खलु आम् आं भगिनि वदतु लोकित्वा लोकयोगः इत्वा भवति इडागमः लोकधातु इडागमनुकूलः अस्ति त्वा तकारान्तधातु अस्ति प्रत्ययः अस्ति इत्यनेन इडागमः भवति बहु सम्यक् तत्र लोकधातुः अपि सेट् धातुः क्त्वा प्रत्ययः अपि सेट् प्रत्ययः धातौ अपि आनुकूल्यमस्ति प्रत्यये अपि आनुकूल्यमस्ति अतः इडागमः भूत्वा लोकित्वा इति रूपं भवति किन्तु अवलोक्य इत्यत्र इडागमः नास्ति किमर्थम् लेबन्त् प्रत्ययमस्ति लेबन् कित्वात् त्वाप्रत्ययस्य चिन्तनं तथा न भवति सूर्यकुमारी भगिनी भवती वदतु अवलोक्य इत्यत्र इडागमः नास्ति किमर्थम् अस्ति तस्य अवसरः नास्ति नेड्वशिकस्य अवसरः लेप्रतयः लेप्रतयः सेट् नास्ति सेट् नास्ति किमर्थं सेट् नास्ति यकारः वशादि अस्ति बलादि अस्ति तदर्थं किं नेड् वशीकृतिसूत्रपर्यन्तं न गन्तव्यम् इत्युक्ते तस्य अवसरः नास्ति नेड् वशीकृति अनावश्यकमस्ति किमर्थम् इत्युक्ते प्रथमसूत्रेण एव तत्र निषेधः उच्यते वदतु अर्धधातुकस्य बलादेः या प्रत्ययः अर्धधातुकप्रत्ययः वलादि प्रत्यये एव इडागमः भवति यकारः वलादि नास्ति उत्तमं ल्यप् प्रत्ययः यकारादिप्रत्ययः यकारः वल् प्रत्याहारे नास्ति अर्धधातुकस्येड्वलादेः इति सूत्रेण वलादिवर्णः नास्ति यकारः अतः नेड्वशीकृतिसूत्रपर्यन्तं न गन्तव्यम् अतः अत्र अवलोक्य इत्यस्मिन् पदे इडागमः नास्ति सुजाता भगिनी भवती वदतु वि उपसर्गपूर्वकः लोक् धातुः ल्यबन्तं वदतु वियोगः लोकयोगः ल्यप् विलोक्य इति रूपं भवति प्रा अस्ति चेत् कोऽपि वदतु प्रा उपसर्गपूर्वकः लोक् धातुः अस्ति चेत् प्रलोक्य एव प्रलोक्य अव अस्ति चेत् अवलोक्य विलोक्य प्रलोक्य अवलोक्य इमानि रूपाणि प्रसिद्धानि विश्वरूपम् इति पदं कर्मपदमस्ति अत्र विश्वरूपं तस्य स्थाने विराड् रूपम् इति अपि वक्तुं शक्यते अस्तु सम्भाषणम् अस्ति सम्भाषणं प्रति गच्छेम अत्र धृतराष्ट्रसञ्जययोः मध्ये सम्भाषणम् अस्ति दर्शना भगिनी सञ्जयः वर्षा भगिनी धृतराष्ट्रः सम्भाषणं कुर्वन्तु सञ्जय भगवतः विश्वरूपम् आलोक्य अर्जुनः किम् अकरोत् राजन् अत्यद्भुतं तत् स्वरूपं वीक्ष्य पार्थः अवपत अञ्जलिं निबध्य भीतभीतः सः कृष्णं प्रणम्य सगद्गदम् अवदत् सञ्जय भगवन्तं संस्तुत्य पार्थः किम् अवदत् महाराज अदृष्टपूर्वं रूपम् अवेक्ष्य भीतः सः कृष्णं चतुर्भुजं रूपं दर्शयितुं प्रार्थितवान् हे राजन् हरेः तत् अद्भुतं रूपं संस्मृत्य यत्र योगेश्वरः कृष्णः तथा धनुर्धरः पार्थः च भवति तत्र विजयः धर्मः च भवति इति अहं मन्ये सञ्जय गीतोपदेशं निशम्य नष्टमोहः पार्थः अन्ये पाण्डवाः च किं कृतवन्तः राजन् तदनन्तरम् अर्जुनः भूमौ स्थितं गाण्डीवं स्वीकृत्य धृतवान्। गाण्डीवधरं पार्थं सन्दृश्य सर्वे तत्र आगत्य स्थिताः। युधिष्ठिरः स्वस्य कवचं विसृज्य वरायुधं निक्षिप्य क्षिप्रं रथात् अवरुह्य पदभ्याम् एव पितामहम् अभिप्रेक्ष्य अगच्छत्। अन्येऽपि राजानः तम् अनुसृत्य गतवन्तः। बहु सम्यक्, बहु उत्तमरीत्या कृतवत्यौ भवत्यौ। वर्षा भगिनी धन्यवादः। भवती वदतु अत्र प्रथमे वाक्ये किं किं दत्तमस्ति। आम् प्रयत्नं करोमि। सञ्जय इति अकारान्तपुल्लिङ्गपदं सम्बोधनप्रथमं, सञ्जयशब्द। भगवतः भगवान् नकारान्तपुल्लिङ्गः, भगवान् भगवच्छब्दः तकारान्तपुल्लिङ्गः, षष्ठीविभक्ति एकवचनं, तत् षष्ठीविभक्त्यामस्ति। विश्वरूपम् इति पदं द्वितीया विभक्त्यां, यदा भवती उक्तवती विश्वरूपम् इत्युक्ते विश्वमेव रूपम् इति समस्तपदमस्ति, अवधारणपूर्वपद कर्मधार्यसमासः अस्ति। यस्य सः इति विग्रहवाक्यमस्ति खलु, विश्वमेव रूपम् विश्वमेव रूपं यस्य सः इति बहुव्रीहि अस्ति। अत्र विश्वरूपम् इति द्वितीया विभक्त्याम् एकवचनं, विश्वरूपः इति अकारान्तपुल्लिङ्गः पदम्। तदनन्तरम् आलोक्य, आलोक्य एव लवन्तम्। अत्र आलोक्य अस्ति वा अवलोक्य अस्ति वा? आलो मम पुस्तके तु आलोक्य इति अस्ति, पुस्तके आलोक्य अस्ति भगिनि, आलोक्य अस्ति। मम पुरतः आन्लैन् वर्षन् अस्ति, तत्र अवलोक्य इति लिखितमस्ति। अस्तु साधु वदतु भगिनि। आङ् उपसर्गे लोग्धातु लेवन्तम् आलोक्य इति सिध्यति। तदनन्तरम् अर्जुनः, तद् आलोक्य इति अव्ययपदम्। अर्जुनः अकारान्तपुल्लिङ्ग अर्जुन अर्जुनशब्द प्रथमाविभक्ति एकवचनं, तदेव कर्तृवाचकपदं। किम् इति प्रश्नवाचकपदं, सर्वनाम किम् इति, किम् इति किं पदम् इति अहं मकारान्त किं शब्दं, मकारान्तप्रातिपदिकमस्ति किन्तु त्रिषु लिङ्गेषु तस्य रूपाणि सन्ति। महोदय किं शब्दम् इति सुबन्तमेव किल, सुबन्तमेव, सुबन्तम्। ओके देन् अकरोत् इति, अकरोत् इति तिङन्तम्, अकरोत् इति लट् लकारे, लङ्लकारे, सोरि हा पास्ट् लङ्लकारे। यदा भगिनी वदन्ती अस्ति तदा अन्यः मा वदतु, वदतु हा। अकरोत् इति कृदातु लङ्लकारः, अकरोत् इति प्रथमपुरुष एकवचनपदम्। देन् अन्य किं वक्तव्यं महोदय? बहु सम्यक् भगिनि, तथा एव वदामश्चेत् अस्माकं कृते सम्यक् अवगमनं जायते इति मम आशयः। भगवतः इति षष्ठ्यन्तम् इति उक्तवती, तकारान्तप्रातिपदिकमस्ति भगवत् इति, तत्पदं मतुप् इति प्रत्ययान्तपदमस्ति। भग इति प्रातिपदिकं स्वीकृत्य मतुप् प्रत्ययस्य योजनेन तत्र विशिष्टसूत्रद्वयमस्ति, तेन सूत्रद्वयेन भगवत् इति प्रातिपदिकं सिद्ध्यति। अस्य अस्मिन् वा अस्ति इति तस्य अर्थः अस्ति। मतुप्रत्ययस्य योजनेन भगवत् इति प्रातिपदिकं सिद्ध्यति। प्रथमाविभक्ति पुंलिङ्ग एकवचनरूपं भगवान् इति भवति। भगवत् इति प्रातिपदिकं स्वीकृत्य त्रिषु लिङ्गेषु रूपाणि सन्ति। भगवती इति स्त्रीलिङ्गरूपं भवति, नपुंसकलिङ्गे अपि तस्य रूपम् अस्ति। अवलोक्य इति कृदन्तपदमस्ति, कृदन्तम् इत्युक्ते धातुतः निर्मितं पदं। तत्र धातुः सकर्मकधातुः अस्ति चेत् ल्यबन्तरूपमपि कर्मपदं स्वीकर्तुं शक्नोति। अत्र लोक् धातुः सकर्मकधातुः, अतः कर्मपदं स्वीकर्तुं शक्नोति इति कृत्वा विश्वरूपम् अवलोक्य इति, विश्वरूपम् इति पदस्य कर्मसंज्ञा अस्ति। किम् इति मकारान्तशब्दः, तस्य रूपाणि त्रिषु लिङ्गेषु सन्ति। अकरोत् इति लङ् रूपम् अस्ति। सूर्यकुमारी भगिनी भवती वक्तुमिच्छति वा लङ् रूपाणि? आं भगिनि, अकरोत्, अकृताम्, अकरोत् प्रथमपुरुष एकवचनं लङ्लकार, किञ्चित् काठिन्यम् अस्ति भगिनि, चिन्ता मास्तु. कोऽपि वक्तुमिच्छति चेत् वदतु. अहं वदामि भगिनि. वदतु. अकरोत्, अकुरुताम्, अकुर्वन्, अकरोः, अकुरुतम्, अकुरुता, अकुर्वम्, अकुर्वः, अकुर्म. अकरवम् इति उत्तमपुरुषे एकवचनम् इति अहं चिन्तयामि. नैव, सम्यक् अस्ति भगिनि, लक्ष्मी भगिनी भगिन्या यदुक्तं मम पुरतः. उत्तमपुरुषे एकवचनरूपम् अकरवम् इति भाति. अकरवम्, अकरवम् एव अस्ति. तत्र तु काठिन्यमस्ति लङ् रूपेषु, जानीमश्चेत् बहु समीचीनं भवति. क्रू धातुः कस्मिन् गणे अस्ति? सुजाता भगिनी वदतु. तनादिगणे अस्ति महोदय. उत्तमम्. अत्र तनादिकृण्भ्यः उः इति सूत्रमस्ति खलु. उ गणविकरणप्रत्ययः आयाति, अपि च लङ्लकारे अडागमः भवति इत्यतः आदौ आश्रूयते खलु. अकरोत् आं भगिनि. अग्रे बहूनि कार्याणि सन्ति, तस्य चिन्ता इदानीं मास्तु. अग्रे सरेम, द्वितीयं वाक्यं स्वीकृत्य दर्शनभगिनी भवती वदतु. सञ्जयः तु प्रथमपुरुषः एकवचने अस्ति. राजन् इति सम्बोधने अस्ति. राजन् एव प्रातिपदिकम्. अत्यद्भुतं तत् स्वरूपं वीक्ष्य पार्थ अवेपत. अवेपत इति लङ्लकारः अस्ति. वेप् वेप् इति धातु इति मन्ये. तत्र पार्थः प्रथमाविभक्तिः एकवचनं. कः अवेपत? पार्थः अवेपत इति. किं कृत्वा अथवा किं कृत्य? वीक्ष्य, वीक्ष्य इति ईक्ष् धातुः लेबन्तम् अस्ति. स्वरूपं तत्र द्वितीया विभक्तिः अस्ति. स्वरूपं द्वितीया विभक्ति एकवचनं. तत् स्वरूपं, तत् तद् दकारान्त नपुंसकलिङ्गशब्दः. अत्य अद्भुतं, तत्र अद्भुतम् इति स्वरूपम् इति शब्दस्य विशेषणम् अस्ति. अति योगः अद्भुतं, तत्र यण् सन्धिः भूत्वा अत्यद्भुतम् इति सिद्ध्यते. उत्तमं. राजन् इति प्रातिपदिकमस्ति. द्वितीयापर्यन्तं रूपाणि वदतु. राजा, राजा, राजनौ, राजनः. सम्यक् वक्तव्यम्. राजा, राजानौ, राजानौ, राजानौ, राजानः, राजानं, राजानौ, राजानः एव. द्वितीय बहुवचनं किं भवति? राजा, राजानः नैव, किं भगिनि? वर्षा भगिनी वक्तुमिच्छति वा? राज्ञः. एकवारं स्मारयतु. राजा, राजानौ, राजानः, राजानं, राजानौ, राज्ञः. उत्तमं, धन्यवादाः भगिनि. राजन् शब्दस्य रूपाणि स्मर्तव्यानि. नकारान्तपदमस्ति. आत्मन् शब्दवत् रूपाणि वक्तव्यानि. आत्मन् इव पुंलिङ्गशब्दः. यथा भगिन्या उक्तम्, अत्यद्भुतम् इति यण्सन्धिः अस्ति. तत्र अद्भुतम् इत्युक्ते आश्चर्यम्, अपूर्वम्. अपूर्वम् इति कथनेन किम् अस्ति तत्र, वदतु दर्शना भगिनी. अपूर्वं तत्र नै नै समासः अस्ति इति मन्ये. न पूर्वम्. अभूतपूर्वम् इत्युक्ते? अभूतपूर्वम्, अभूतपूर्वं न न भू न भूत न प्रवर्तितम् इति न भूतपूर्वं. रमेश महोदय भवान् वदतु. अभूतपूर्वं पूर्वं यत् दृश्यते तद् अभूतपूर्वम्. बहु सम्यक्. भूतपूर्व इति शब्दः त्रिषु लिङ्गेषु अस्ति. भूतपूर्वः, भूतपूर्वं, भूतपूर्व एवं त्रिषु लिङ्गेषु रूपाणि सम्भवन्ति. एकं सूत्रमस्ति भूतपूर्वे चरट् इति सूत्रेण, सुप् सुपा इति सूत्रेण सुप् समासः भवति. इत्युक्ते तस्य कृते विशिष्टसमाससम्बद्धसूत्रं नास्ति. अभूतपूर्वम् इत्यत्र नञ् समासः अस्ति. अत्यद्भुतम् अभूतपूर्वं रूपं दृष्टवान्. स्वरूपम् इत्युक्ते स्वस्य रूपं. वीक्ष्य इति पदमस्ति. दर्शनभगिनी भवती वदतु, वीक्ष्य इत्यत्र किम् अस्ति? तत्र ईक्ष् धातु, तस्य ल्यबन्तम् ईक्ष्य वि इति उपसर्ग अस्ति. सन्धिकार्यं सवर्णदीर्घसन्धिः. वियोगः ईक्ष्योगः ल्यप् इति कथनेन वीक्ष्य इति रूपं ल्यबन्तरूपम् अस्ति. ईक्ष् धातुः आत्मनेपदी धातुः, अतः ईक्षते इति रूपम् अस्ति. वि उपसर्गः अस्ति चेत् वीक्षते इति रूपं भवति. अवेपत इति रूपं पश्यामश्चेत् रूपं दृष्ट्वा किम् अवगन्तुं शक्यते? भवती वदतु. तत्र आत्मनेपदी अस्ति तद् धातु, सः धातु धातुः इति. उत्तमम्. अकरोत्, अभवत् इत्यादीनि रूपाणि पश्यामश्चेत् परस्मैपदी रूपाणि इति अवगन्तुं शक्नुमः. अवेपत इति पदस्य दर्शनेन धातुः आत्मनेपदी स्यात् इति ऊहां कर्तुं शक्नुमः. अत्र अवेपत इति प्रथमपुरुष एकवचन लङ् रूपम् अस्ति. अवेपत, अवेपेताम्, अवेपन्त, अवेपथाः, अवेपेताम्, अवेपध्वम्, अवेपे, अवेपा वहि, अवेपा महि एवं रूपाणि वक्तव्यानि लङ् रूपाणि. अञ्जलिम् इति कर्मपदमस्ति. अञ्जलिं निबध्य इति लिखितमस्ति. निबध्य इति कीदृशं पदम्? निबध्य ल्यबन्त अस्ति. नि उपसर्गः बद्धातु इति मन्ये. न, अत्र एकं विशिष्टं सूत्रमस्ति. ये ये व्याकरणवर्गं गच्छन्ति ते सर्वे जानन्ति अस्मिन् प्रसङ्गे. अत्र धातुः बन्धधातुः अस्ति. बन्धधातुतः बध्य इति रूपं सिद्ध्यति. किमर्थम्? अनिदितां धातोः सूत्रेण नकारलोपः भवति. उत्तमम्. अनिदितां हल उपधायाक्निति इति सूत्रेण. अनिदितां इति कथनेन उपदेशे इकारः ह्रस्व इकारः नास्ति चेत् अनिदित्. उत्तमम्. अनिदित् धातुः अनिदित् धातूनां प्रसङ्गे एव कार्यं करोति इदं सूत्रं. धातुः इदित् धातुः, अनिदित् धातुः, एवं रूपद्वयमस्ति खलु. धातौ अनुनासिकैकारः इति संज्ञकः अस्ति चेत् इदित् धातुः इति वदामः. यस्मिन् धातौ तादृश इकारः नास्ति सः धातुः अनिदित् धातुः. अनिदित् धातूनां प्रसङ्गे एव अनिदितां हल उपधायाक्निति इति सूत्रेण नकारलोपः भवति. धातुः अत्र बन्ध्. औपदेशावस्थायां धातोः रूपं बन्ध्. धातुः अनिदित् धातुः. निमित्तं किम्? क्निति इति उक्तमस्ति. कित् नित् प्रत्यये परे. अत्र कित् प्रत्ययः कः? निबध्य इत्यत्र. ल्यप् तु साक्षात् कित् नास्ति, किन्तु ल्यप् प्रत्ययः क्त्वा प्रत्ययस्य स्थाने आयाति इति कारणतः ल्यप् प्रत्ययस्य कित्वं भवति. इत्युक्ते ल्यप् प्रत्यये कित्वम् अध्यारोप्यते. क्त्वा प्रत्ययस्य स्थाने ल्यप् आयाति इति कारणतः क्त्वा प्रत्ययस्य लक्षणानि ल्यप्रत्यये अध्यारोप्यन्ते. अतः ल्यप्रत्ययः अपि क्त्वा प्रत्ययः इव प्रवर्तते. अतः अत्र कित्वम् अस्ति. बन्धधातोः परं ल्यप्रत्ययस्य कित्वात् साक्षात् कित् प्रत्ययः नास्ति, किन्तु तस्मिन् कित्वम् अध्यारोप्यते इति कृत्वा कित् प्रत्यये परे उपधायाः नकारस्य लोपः भवति. अतः बन्धधातोः रूपं बद्ध इति भवति. तदर्थमेव तत्र रूपाणि पश्यन्तु. बन्धधातोः क्तान्तरूपं बद्धं, बद्धः, बद्धा इमानि कृतान्तरूपाणि. कृतवत्रूपाणि बद्धवान् बद्धवती बद्धवत् इति रूपाणि कृतवत्रूपाणि सन्ति. अपि च क्त्वान्तरूपं बद्ध्वा, एते प्रत्ययाः कित् प्रत्ययाः. क्तवतु क्ता क्त्वा एते प्रत्ययाः कित् प्रत्ययाः. एवमेव ल्यप् प्रत्ययः अपि कित् प्रत्ययः इव आचरति. अतः अत्र नकारलोपः भवति. अनिदितां हलोपधायाक्निति इति सूत्रेण निबध्य इति रूपं सिद्ध्यति. परा उपसर्गः अस्ति चेत् प्रबध्य इति रूपं भवति. भीतभीतः इति पदं लिखितमस्ति. भीत्या भीतः इति वक्तव्यमस्ति इति मम चिन्तनं. भयेन पीडितः भयग्रस्तः इत्यादीनि पदानि अपि योजयितुं शक्नुमः. अर्जुनस्य अन्यनाम अस्ति किरीटी. तत्र प्रातिपदिकं किं? दर्शना भगिनी वदतु. किरीटन् किरीटी न जाने भगिनी. किरीटी भवति इति मन्ये. उत्तमं. तत्र नकारान्तप्रातिपदिकम् अस्ति किरीटिन्. किरीटि इति प्रथमाविभक्ति एकवचनरूपम् अस्ति. अवेपत इति लङ् रूपं दत्तमस्ति. आत्मनेपदी रूपम् अस्ति इत्यतः शानजन्तरूपं सिद्ध्यति. अर्जुनः वेपमानः आसीत् इति वाक्यं साधु. अर्जुनः वेपमानः धातुः आत्मनेपदी इत्यतः शानजन्तरूपं सिद्ध्यति. प्रणम्य इत्यत्र किम् अस्ति वदतु. प्र उपसर्ग्य उपसर्गः नम् धातुः. तत्र णत्वं भवति परन्तु सूत्रं तु अहं न जानामि. तत्र विशिष्टसूत्रमस्ति प्रणम्य इत्यत्र. रसाभ्यां नोणः समानपदे अट्कुप्वाङ्नुं व्यवायेपि इति सूत्रद्वयेन समस्तपदेषु णत्वकार्यं न भवति. समस्तपदानां कृते भिन्नानि सूत्राणि सन्ति. तत्र एकं विशिष्टं सूत्रमस्ति णत्वविधायकसूत्रं. तेन प्रणम्य इति रूपं सिद्ध्यति. प्रणम्य इत्यस्मिन् स्थाने नमस्कृत्य इति रूपमपि साधु. नमस्कृत्य इति गतिसमासः अस्ति. अर्जुनः कृताञ्जलिः भूत्वा इति अपि वक्तुं शक्यते. अर्जुनः प्रणम्य इति लिखितं खलु. अर्जुनः कृताञ्जलिः भूत्वा. कृताञ्जलिः इत्यत्र समासः अस्ति. वर्षा भगिनी वदतु. अञ्जलिं कृतः येन सह इति वा. कृतः अञ्जलिः येन सह इति विग्रहवाक्यं भवति. कृताञ्जलिः नो चेत् मुकुलितकरः इति अपि साधु भवति. मुकुलितकरः इति अपि समस्तपदमेव. अर्जुनः प्रणम्य तस्मिन् स्थाने अर्जुनः कृताञ्जलिः भूत्वा. अर्जुनः मुकुलितकरः भूत्वा इति अपि वक्तुं शक्यते. स गद्गदम् इति रूपम् अस्ति. इत्युक्ते किं? क्रियाविशेषणं भवति स गद्गदम् इति पदं. गद्गदेन सहित इति अर्थः आयाति. अस्पष्टरीत्या उक्तवान्. लुप्तपदव्यञ्जनाभिधायी. गद्गद इति कथनेन लुप्तपदव्यञ्जनाभिधायी इति लिखितमस्ति. बहु सम्यक् खलु. लुप्तपदव्यञ्जनाभिधायी. स गद्गदम् अवदत्. अवदत् इति लङ् रूपमस्ति. अवदत् अवदताम् अवदन् एवं रूपाणि तत्र वक्तव्यानि लङ् रूपाणि. सूर्यकुमारी भगिनी भवती वदतु. सव्यसाची इति पदम् अस्ति चेत् प्रातिपदिकं किमस्ति? सव्यसाचिन्. उत्तमं. प्रथमान्तं पदं सव्यसाची इति भवति. सव्यसाची इति पदस्य अर्थः कः? सम्यक्. He could use with the left hand. That he could do with the left hand also. युद्धं कर्तुं शक्नोति सः. वामहस्तेन. सव्येन इति कथनेन वामहस्तेन इति अर्थः. सव्येन हस्तेन बाणान् सचते. सव्येन हस्तेन बाणान् सचते अथवा सव्येन हस्तेन बाणान् प्रयुङ्क्ते. सव्यं अपसव्यम् इति पदद्वयमस्ति. सव्येन हस्तेन इत्युक्ते वामहस्तेन अपि बाणान् प्रयोक्तुं शक्यते तेन. सुजाता भगिनी भवती वदतु अग्रिमे वाक्ये किं लिखितम्. आं महोदय, धृतराष्ट्रः सञ्जय भवन्तं संस्तुत्य पार्थः किम् अवदत्. सञ्जयदेव सम्बोधनप्रथमाविभक्ति भवन्तं भवान् शब्दस्य भगिनी अत्र भगवन्तम् इति लिखितं, न तु भवन्तं. भवन्तं भिन्नं पदं, भगवन्तं भिन्नं पदं खलु. भगवन्तं द्वितीयविभक्ति अस्ति. भगवन्तं भगवन्तं संस्तुत्य स्तुति कृत्वा पार्थः संस्तुत्य लभन्तमस्ति. स्तु धातु अस्ति. पार्थः प्रथमाविभक्ति एकवचनम् अस्ति. किं प्रश्नादकशब्दः. किम् अवदत् अवदत् लङ्लकार वद् धातुतः अवदत्. उत्तमं. भगवान् शब्दस्य रूपाणि भगवान् भगवन्तौ भगवन्तः भगवन्तं भगवन्तौ भगवतः. अत्र पश्यन्तु संस्तुत्य इति रूपं लिखितमस्ति. स्तु धातुः अस्ति. स्तु धातोः प्रसङ्गे भवती किं जानाति वदतु. स्तुतिः अस्ति. उत्तमं. स्तुतिः इति पदम् अस्ति, स्त्रीलिङ्गपदं. क्तिन् प्रत्ययान्तरूपम् अस्ति. स्तु धातोः क्तिन् प्रत्ययान्तरूपं स्तुतिः उकारान्तधातुः अस्ति. स्तु धातुः अदादिगणे अस्ति. तस्य रूपं स्तौति, लटिरूपं स्तौति. स्तु अस्ति उकारान्तधातुः, किन्तु रूपं स्तौति इति रूपं भवति. उकारस्य वृद्धिः भूत्वा स्तौ इति रूपं भवति. तत्र एकं विशिष्टं सूत्रम् आवश्यकमस्ति. उतो वृद्धिर्लुकि हलि. अदादिगणे लुक् भवति खलु. अदादिगणे शपः लुक् भवति. इदं सूत्रं बहु विशिष्टं सूत्रमस्ति अदादिगणीयधातूनां प्रसङ्गे. स्तु अस्ति चेत् स्तौति, नु अस्ति चेत् नौति, यु अस्ति चेत् यौति. एतादृशधातवः अदादिगणे सन्ति. अत्र स्तु धातोः रूपं स्तौति इति भवति वृद्धिः भूत्वा. तदर्थं सूत्रम् उतो वृद्धिर्लुकि हलि, तेन वृद्धिकार्यं भवति तत्र. अतः स्तौति इति लटिरूपं. तत्र एकम् अन्यद् रूपमपि अस्ति, स्तवीति इति रूपमपि अस्ति. अग्रे सरेम. रमेश महोदय भवान् वदतु अग्रिमे वाक्ये किं लि अग्रिमे वाक्ये महोदय वदतु. महाराजः महाराज इति अकारान्तपुल्लिङ्ग महाराजशब्दस्य सम्बोधनप्रथमाविभक्तिरूपम्. अदृष्टपूर्वं रूपम् अदृष्टपूर्वं द्वितीयायाम् अस्ति. अदृष्टपूर्वम् अदृष्टपूर्वः इति रूपम् इत्यस्य विशेषणमस्ति. रूपम् अदृष्टपूर्वं खलु. रूपं शब्दस्य रूपाणि वदतु. रूपं रूपे रूपाणि. उत्तमं. महाराज इत्यत्र सम्बोधनमस्ति. समस्तपदं खलु. विग्रहवाक्यं कथं वक्तव्यम्. महान् राजा इति महाराजः. महान् च असौ राजा च कर्मधारे विशेषणपूर्वपदकर्मधारे समासः अस्ति. महान् च यशः राजा च इति विग्रहवाक्यम् अस्ति. अदृष्टपूर्वं रूपं, रूपम् अदृष्टपूर्वम्, अदृष्टपूर्वं रूपम् अवेक्ष्य. दृष्टपूर्वम् इति पदं स्वीकुर्मः चेत् तत्र अहं चिन्तयामि सहसुपा इति सूत्रेण सुप् समासः अस्ति दृष्टपूर्वम् इत्यत्र. किन्तु अदृष्टपूर्वम् इत्यत्र नञ् समासः अस्ति. न दृष्टपूर्वम् अदृष्टपूर्वं. रूपम् इत्यस्य विशेषणमेव अदृष्टपूर्वं. पूर्वम् अनवलोकितं रूपम् इति अर्थः अस्ति. यत् रूपं पूर्वं न दृष्टमासीत् तत् रूपमेव अदृष्टपूर्वं भूतपूर्वम् इव अवेक्ष्य इति लिखितमस्ति. पदं दृष्ट्वा भवान् किम् अवगतवान्? अवेक्ष्य इति लबन्तरूपम् अस्ति, ईक्ष् धातु अव उप अव उपसर्गः. सन्धिकार्यं गुणसन्धि अस्ति तत्र. रूपम् अवेक्ष्य इत्यत्र सन्धिकार्यं नास्ति, इत्युक्ते मकारः यथावत् तिष्ठति, परवर्णः अकारः अस्ति इति कारणतः व्यञ्जनं नास्ति इति कारणतः रूपम् अवेक्ष्य इति लिखितमस्ति, पृथक्तया लिखितमस्ति. मिलित्वा लेखितुमिच्छामश्चेत् रूपम् अवेक्ष्य इति भवितुं शक्नोति, किन्तु पूर्वतनवाक्येषु भगवन्तं संस्तुत्य अपि च स्वरूपं वीक्ष्य इत्यत्र, अञ्जलिं निबध्य इत्यत्र, कृष्णं प्रणम्य इत्यादिषु स्थलेषु सन्धिकार्यं कृतमस्ति. मोनुस्वारः इति सूत्रेण हलिपरे मकारस्य स्थाने अनुस्वारः आगतः. भीतः इति पदमस्ति, तत्पदं कीदृशम्? कान्तपदम् अस्ति, भी धातु पुल्लिङ्गपदम्. उत्तमम्. कृतान्तरूपाणि त्रिषु लिङ्गेषु सम्भवन्ति. भीतः अर्जुनः, भी धातुः जुहोत्यादिगणे अस्ति, तस्य लटिरूपं बिभेति. जुहोत्यादिगणे द्वित्वं भवति, लटिरूपं बिभेति. अर्जुनः भीतः, सः कृष्णं चतुर्भुजं रूपं दर्शयितुं प्रार्थितवान्. अत्र चतुर्भुजं प्रसङ्गे वदतु. चतुर्भुजः यस्य सः, चतुर्भुजः यस्य सः, भुजाः यस्य सः. वर्षा भगिनी वदतु. अधिकरणबहुव्रीः भवति, चत्वारः भुजाः यस्य, व्यधिकरणं नास्ति, चत्वारः भुजाः यस्य सः इत्येव. रूपम् इत्यस्य विशेषणमस्ति अत्र, चतुर्भुजं रूपम् इति लिखितमस्ति. साधारणतया बहुव्रीहिसमासयुक्तानि पदानि अन्यपदस्य विशेषणानि भवन्ति. रूपं कीदृशमस्ति? चतुर्भुजं रूपम् अत्र नपुंसकलिङ्गे वक्तव्यम्. किञ्चित् परिवर्त्य विग्रहवाक्यं वक्तव्यम्. चत्वारः भुजाः यस्य तत् चतुर्भुजम् इति रूपं सिध्यति. चत्वारः भुजाः यस्य तत् इति वदामश्चेत् तत् रूपं निर्दिशति इति कृत्वा वा? हा, चतुर्भुजः इति पुंलिङ्गपदमस्ति चेत् किं वक्तव्यम्? यस्य सः इति वक्तव्यम्. उत्तमं. चत्वारः भुजाः यस्य सः इति बहुव्रीहिसमासयुक्तानि पदानि त्रिषु लिङ्गेषु सम्भवन्ति. चतुर्भुजं रूपं, चतुर्भुजः विष्णुः, चतुर्भुजा दुर्गा. भगिनी एकः प्रश्नः अस्ति, तत्र कृष्णं चतुर्भुजं रूपम् इति सम्यक् अस्ति वा? कृष्णस्य चतुर्भुजं रूपम् इति भवनीयः किल, भवनीयम्? अत्र कृष्णस्य विशेषणमेव. अत्र किं वदामः, कर्मपदद्वयं सम्भवति वा? सः कृष्णं प्रार्थितवान्. किं प्रार्थितवान्? चतुर्भुजं रूपं दर्शयितुं प्रार्थितवान्. वर्षा भगिनी भवती वदतु. चतुराननः इति पदमस्ति, तत्र किं वदामः? चतुराननः ब्रह्मा इति वदामश्चेत् चत्वारः आननः यस् आननः आननः आननम् इति पदम् चत्वारि आननानि यस्य सः, चत्वारि आननानि यस्य सः. सुन्दरमहोदय भवान् वदतु. चतुराननः चत्वारि आननानि यस्य सः, चतुराननः. चतुर्मुखः वदतु. चत्वारि मुखानि यस्य सः, चतुर्मुखः. चतुर्युगं वदतु. चतुर्युगं चत्वारः युगाः यस्य तत् चत्वारि युगः पुल्लिङ्गं वा? युगम् इति नपुंसकलिङ्गं वा न जाने यदि नपुंसकम् अस्ति चेत् चत्वारि युगानि यस्य तत् चतुर्युगम् युगः युगः तस्य द्वितीया विभक्ति वा तादृशं वा समाहारद्विगुसमासः वक्तव्यः चतुर्णां युगानां समाहारः चतुर्युगम् एवं वक्तव्यं चतुर्णां युगानां समाहारः चतुर्युगं समाहारद्विगुसमासः भवति न तु बहुव्रीहिसमासः दर्शयितुम् इति कीदृशं रूपम् अस्ति सुन्दरमहोदय वदतु दर्श तुमुन् दर्श इति धातोः दर्श इति धातोः अत्र धातुः दृश् सोरि दृश् इति धातोः तुमुन् तुमुन् प्रत्ययस्य योजनेन इडागमः भूत्वा दर्शयितुम् इति रूपं सिद्ध्यति इतोपि वक्तव्यम् नकारः हलन्त्यम् इति सूत्रेण नकारः दर्शना भगिनी कृपया वदतु दर्शयितुम् इत्यत्र इतोपि किम् अस्ति णिजन्तमस्ति तत्र उत्तमम् णिच् नास्ति चेत् रूपं किं भवति द्रष्टुं णिच् अपि अस्ति दृश् धातोः णिजन्तरूपं दर्शयति णिजन्तानां प्रसङ्गे अपि सर्वाणि कृदन्तरूपाणि साधयितुं शक्नुमः अत्र दर्शयति इति लटिरूपम् अस्ति दर्शयितुम् इति णिच्युक्तं तुमन्नन्तं रूपं दृश् धातोः परं तुमन् इति प्रत्ययः अस्ति अणिजन्तरूपमस्ति द्रष्टुं द्रष्टुम् इति रूपसाधनवेलायां बहूनि नूतनानि सूत्राणि आवश्यकानि विशिष्टानि कार्याणि भवन्ति किन्तु अत्र दर्शयति इत्यत्र केवलं गुणकार्यं भवति केन सूत्रेण भवति महोदय वदतु गुणकार्यं दर्शयितुम् इति गुणकार्यम् अत उपादायाः इति सूत्रेण वा न दृश् इति धातुः अस्ति दृश् इत्यत्र शकारात् पूर्वं ऋकारः अस्ति सुगन्धलघुपदस्य च इति सूत्रेण गुणः भवति तदनन्तरम् उरण्परः इति सूत्रेण दर्श् भवति तादृशं आतिदेशिकधातुः भवति दर्शि इति उत्तमं णिजन्तधातुः नूतनधातोः निर्माणं भवति णिच् प्रत्यये परे णिच् प्रत्ययः आर्धधातुकप्रत्ययः आर्धधातुकप्रत्ययं निमित्तीकृत्य दृश् इति धातुरूपी अङ्गे हुगन्तलघुपधस्य च इति सूत्रेण तत्र गुणकार्यं भूत्वा दर्श् भवति दर्शयोगः इ णिच् इति प्रत्ययस्य अवशिष्टभागः इ अस्ति दर्शयोगः इ दर्शि इति नूतनधातुः अस्ति किन्तु अत उपधायाः इति कार्यं भवितुम् उपधायां ह्रस्वकारः स्यात् तादृशी स्थितिः अत्र नास्ति अतः अत उपधायाः कार्यं नास्ति अचोयिणिति कार्यमपि नास्ति अत्र पुगन्तलघुपधस्य च सूत्रेण णिच् प्रत्यये परे गुणकार्यं भूत्वा दर्श् भवति प्रार्थितवान् इति लिखितमस्ति प्रार्थितवान् इति कीदृशं रूपं वर्षा भगिनी वदतु तावत् रूपं महोदय प्रातिपदिकं किम् अस्ति त्रिषु लिङ्गेषु रूपाणि वदतु प्रार्थितवान् प्रार्थितवती प्रार्थितवत्येव प्रार्थितवत् नपुंसि प्रार्थितवती स्त्रीलिङ्गे प्रार्थितवान् पुंलिङ्गे रूपाणि भवन्ति सप्तसु विभक्तिषु त्रिषु वचनेषु रूपाणि साधयितुं शक्नुमः सुबन्तरूपाणि कृदन्तप्रातिपदिकं तु प्रार्थितवत् अत्र प्रा उपसर्गपूर्वकः अर्धधातुः अस्ति अयं धातुः चुरादिगणे अस्ति इति कृत्वा अर्धयति इति रूपम् अस्ति प्रा उपसर्गस्य योजनेन प्रार्थयति प्रार्थयते इति रूपद्वयमपि अस्ति क्त्वान्तरूपम् अर्धयित्वा अत्रापि ल्यबन्तं साधयितुमिच्छामश्चेत् प्रार्थ्य इति रूपं भवति प्रायोगः अर्धयोगः ल्यप् प्रार्थ्य सम्प्रार्थ्य इति अपि रूपम् अस्ति प्रार्थ्य इति ल्यबन्तरूपम् अस्ति. अर्धधातोः ल्यबन्तरूपं प्र उपसर्गपूर्वकः अस्ति चेत्. अग्रिमे वाक्ये किं लिखितं रमेश महोदय? भवानेव वदतु. राजन् इति नकारान्तपुल्लिङ्ग राजन् शब्दस्य सम्बोधन प्रथमविभक्तिः अस्ति. हरेः इति षष्टिविभक्तिः अस्ति हरिशब्दस्य इकारान्तपुल्लिङ्गः. तत् इति तद् इति पदस्य द्वितीयाविभक्ति एकवचनरूपम् अस्ति. रूपम् इति शब्दस्य विशेषणमस्ति. तत् अद्भुतम् अपि रूपम् इति शब्दस्य विशेषणम् अस्ति. अद्भुतम् अपि द्वितीयाविभक्ति एकवचनरूपम् अस्ति. रूपं नपुंसकलिङ्गं द्वितीयाविभक्ति एकवचनरूपं. किमर्थं द्वितीयाविभक्तिः? सञ्जय रूपं संस्कृत्य रूपं कर्ता नास्ति, तत्र कर्म एव भवेत्. कर्म एव भवेत्. किमर्थं? सञ्जयः एव स्मरणं पुनः स्मरणं करोति इति. संस्मृत्य इत्यत्र सम् उपसर्गपूर्वकः स्मृ धातुः अस्ति. स्मृ धातुः सकर्मकधातुः. सकर्मकधातुः इदं पदं ल्यबन्तपदं कृदन्तपदं स्मृ धातुतः निर्मितं पदं. धातुतः ल्यप्रत्ययस्य योजनेन सम् उपसर्गपूर्वकरूपम् अस्ति. स्मृ धातुः सकर्मकः इत्यतः कर्मपदं स्वीकर्तुं शक्नोति. अद्भुतं रूपम् इति कर्मपदमेव. सकर्मकधातुः अस्ति इति कारणतः. अपि च अत्र द्विवारं किमर्थं लिखितमस्ति? पौनःपुन्यार्थे. इतोपि वदतु किमर्थं द्विवारम् अस्ति? सः स्मृत्वा बहुवारं स्मृत्वा तत्र तादृशम् अर्थः भवति. उत्तमम्. अस्मिन् स्थाने अन्यत् पदं योजयितुं शक्यते वा इति प्रश्ने सति एकः प्रत्ययः अस्ति णमुल्. णमुल् प्रत्ययान्तपदानि पौनःपुन्यार्थे भवन्ति. स्मारं स्मारम् इति पदमपि साधु भवति. संस्मृत्य संस्मृत्य इति कथनेन स्मृत्वा स्मृत्वा इति अर्थः अस्ति. स्मृत्वा स्मृत्वा हृष्यामि इति सञ्जयः वदति. अस्मिन् प्रसङ्गे शुभदा भगिनी किञ्चित् वदतु. संस्कृत्य इत्यस्य विषये वा भगिनि? अस्मिन् वाक्ये किं लिखितम्? हरेः तत् अद्भुतं रूपं संस्कृत्य संस्कृत्य हृष्यामि इति. अद्भुतं रूपं यदा भवती उक्तवती तत्र विशेषणविशेष्यभावः अस्ति. रूपं कथं रूपम्? अद्भुतं रूपम् इति. संस्कृत्य इत्यस्य कर्मपदं रूपम् इति. अतः द्वितीयविभक्त्यां भवति तत् अद्भुतं रूपम् इति. हरेः इति तस्य हरेः इति षष्ठीविभक्ति एकवचनं. हरेः तत् अद्भुतं रूपं संस्कृत्य द्विवारम् आगच्छति. हृष्यामि हृष्यामि इति ऋ इति हृष्यामि इति पदं दृष्ट्वा रुटिरूपम् इति चिन्तयामः, किन्तु तद् नास्ति. हृष् इति धातुः अस्ति. हृष् धातोः रूपमेव हृष्यति, हृष्यतः, हृष्यन्ति, हृष्यसि, हृष्यथः, हृष्यथ, हृष्यामि, हृष्यावः, हृष्यामः ईदृशानि रूपाणि सन्ति. हृष् इति धातुः अस्ति. ऋदुपदधातुः वदतु. ऋतुपदधातुः अधुना दृष्टवती अष्टाध्यायी मध्ये. ऋष् इति दिवादिगणीयधातुः अस्ति, अकर्मकः अस्ति. ऋतुपदधातुः अस्ति, दिवादि अस्ति इति कारणात् यकार दिवादिभ्यः श्यन् इत्यनेन य प्रत्ययः विकरणप्रत्ययः तत्र आयाति. ऋष्यति इति लतिरूपं प्रथमाविभक्ति एकवचने, क्षम्यतां प्रथमपुरुष एकवचने. अकर्मकधातुः इति उक्तवती खलु, अकर्मकवाक्यमेव अस्ति खलु. हा हरिष्यामि इति अस्ति, तस्य अहम् इति तत्र कर्ता अस्ति इति ज्ञापनं भवति. यद्यपि अहम् इति पृथक्तया तत्र न उल्लेखितमस्ति, तर्हि हृष्यामि इति उत्तमपुरुषे एकवचने अस्ति इति कारणात् अहम् इति कर्ता भवति. अहं हृष्यामि इति तत्र कर्मपदं नास्ति. उत्तमम्. हरेः तत् अद्भुतं रूपं संस्मृत्य संस्मृत्य हृष्यामि इत्यत्र वाक्यद्वयं किम्? हरेः तत् अद्भुतं रूपं स्मरामि इति एकं वाक्यं, तत् स्मृत्य संस्मृत्य अहं हृष्यामि इति अन्यत् वाक्यम्. उत्तमम्. अहं हृष्यामि इत्यत्र कर्मपदं नास्ति. भगिन्या उक्तम् अकर्मकधातुः, अतः कर्मपदं न सम्भवति. हसति हसामि इव हृष् धातुः अपि अकर्मकधातुः, अतः कर्मपदं न सम्भवति. अग्रिमं वाक्यं स्वीकृत्य भवती वदतु. भगिनी एकः प्रश्नः अस्ति, अकर्मकः धातुः भवति चेत् ल्यप् सम्भवति किम्? सम्भवति. सम्भूय भूधातुः अकर्मकधातुः, सम्भूय इति पदं सिद्ध्यति. विहस्य विहस्य पदम् अस्ति खलु? आम्. विहस्य हस् धातोः रूपमेव, विहस्य च विहाय च इति श्लोकं जानीमः खलु. शुभदा भगिनी वदतु. यत्र योगेश्वरः कृष्णः तथा धनुर्धरः पार्थः च भवति, तत्र विजयः धर्मः च भवति इति अहं मन्ये. शुभदा भगिनी, दर्शनभगिन्याः प्रश्नस्य उत्तरम् इतोपि स्पष्टतया वदतु. धातुः अकर्मकधातुः अस्ति चेदपि ल्यबन्तरूपं सिद्ध्यति, इतोपि स्पष्टतया वदतु. बाल उदाहरणं नीत्वा वक्तुम् इच्छामि. बालकः हसति, तदनन्तरं बालकः क्रीडति. बालकः हसित्वा क्रीडति इति भवितुमर्हति, किमर्थं न भवितुमर्हति अहं न मया न अवगतम्. क्त्वान्तरूपमपि सिद्ध्यति, ल्यबन्तरूपमपि सिद्ध्यति अकर्मकधातूनां प्रसङ्गे अपि. बालकः विहस्य क्रीडति इति अपि वक्तुं शक्यते खलु. तत्र कर्मपदं नास्ति, परन्तु अन्यक्रियापदं तु अस्ति किल, अन्यत् क्रियापदं तु अस्ति. अकर्मकधातुः अस्ति इति कारणतः कर्मपदं न स्वीकरोति, किन्तु ल्यबन्तरूपं क्त्वान्तरूपं तु सिद्ध्यति एव. एका वार्ता अस्ति खलु, सर्वेभ्यः धातुभ्यः क्त्वान्तरूपाणि सिद्ध्यन्ति. सर्वेभ्यः धातुभ्यः कांश्चन प्रत्ययान् संयुज्य रूपाणि साधयितुं शक्नुमः, किन्तु केचन कृत्प्रत्ययाः सन्ति, ते सर्वेभ्यः धातुभ्यः न प्रयुज्यन्ते. इत्युक्ते विशिष्ट केचन कृत्प्रत्ययाः सन्ति, तेषां योजनं सर्वेभ्यः धातुभ्यः न भवति. यत्र योगेश्वरः कृष्णः तथा धनुर्धरः पार्थः च भवति, तत्र विजयः धर्मः च भवति इति अहं मन्ये. यत्र अत्र एतस्मिन् वाक्ये यत्र तत्र इत्यस्य प्रयोगः अस्ति. यत्र योगेश्वरः कृष्णः इति कृष्णस्य विशेषणं योगेश्वरः इति, योगस्य ईश्वरः इति योगेश्वरः कृष्णः तथा नाम अपि च इति अस्ति. धनुर्धरः पार्थः इत्यस्य धनुर्धरः अपि पार्थस्य विशेषणं. धनुर्धरः इत्यस्य विग्रहः किं भवति? धनुं धरति इति. धनुः इति सकारान्तप्रातिपदिकम् अस्ति, नपुंसकलिङ्गपदम् अस्ति इति कारणतः धनुः धनुषी धनुंषि, धनुः धनुषी धनुंषि द्वितीयाविभक्ति एकवचनरूपं धनुः एव. अहं किं चिन्तितवती पूर्वस्मिन् वर्गे, धनुः धरति इति विग्रहवाक्यस्य कथनेन तत्र उपपदसमासः भवति. अहं शुद्धिकौमुदीपुस्तकं दृष्टवती कक्षायाः अनन्तरं. कुम्भं करोति इति कुम्भकारः, चक्रं धरति इति चक्रधरः, एवम् उपपदसमासः भवति वा इति अहं चिन्तितवती. भिन्नरीत्या पुस्तके लिखितम् अस्ति भगिनि. तत्र धरः इति पदं ध्रुधातोः रूपम् अस्ति. धरः इति रूपं स्वीकृत्य षष्टिसमासः भवति इति लिखितम् अस्ति. धनुर्धरः इत्यादिषु पदेषु षष्ट्यर्धसमासः अस्ति इति लिखितम् अस्ति. भवती श्रुतवती खलु एकः श्लोकः अस्ति अस्मिन्नेव प्रसङ्गे, यत्र योगेश्वरः कृष्णः. दर्शनभगिनी वदतु, यत्र योगेश्वरः कृष्णः. यत्र योगेश्वरः कृष्णः तत्र पार्थो धनुर्धरः, तत्र श्रीर्विजयो भूतिः ध्रुवाणी तिर्मतिर्मम. उत्तमम्. मतिर्मम इति लिखितम् अस्ति. मम मतिः इति अर्थः. मम मतिः इति स्थाने किं लिखितम् अत्र? अहं मन्ये. मम मतिः इति श्लोके उक्तमस्ति. मतिः इति शुभदा भगिनी वदतु. मतिः इति मन् धातोः क्तिं प्रत्ययान्तरूपं, मन् योगः क्तिम् इति मतिः इति भवति. इकारान्त ह्रस्व इकारान्त स्त्रीलिङ्गशब्दः. अधुना यत्र योगेश्वरः कृष्णः तत्र तथा अपि च धनुर्धरः पार्थः च भवति, तत्र विजयः धर्मः भवति इति अहं मन्ये. उत्तमं. यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः, तत्र श्रीर्विजयोर्भूतिः ध्रुवा नीतिर्मतिर्मम. नीतिः इति पदमस्ति श्लोके. नीतिः इति स्त्रीलिङ्गपदमस्ति. नी धातोः क्तिं प्रत्ययान्तरूपं नीतिः अस्ति. नीतिः इति स्त्रीलिङ्गपदमस्ति इति कारणतः ध्रुवा नीतिः इति लिखितमस्ति. ध्रुवम् इति नपुंसकलिङ्गे अपि अस्ति. ध्रुवं ध्रुवा ध्रुवः इति त्रिषु लिङ्गेषु रूपाणि सन्ति. नीतिः ध्रुवा ध्रुवा नीतिः. मतिर्मम मम मतिः मन् धातोः रूपमेव. मतिः मन् धातोः लटिरूपमेव. मन्ये मन् धातोः लटिरूपाणि एकवारं स्मारयतु. मन्ये मन् इति आत्मनेपदीयधातुः, दिवादिगणीयधातुः. तस्य लटिरूपाणि मन्ये मन्यावहे मन्या क्षम्यतां मन्यते मन्येते मन्यन्ते, मन्यते मन्येते मन्यद्वे, मन्ये मन्यावहे मन्यामहे. बहु सम्यक् भगिनी. धनुर्धरः इति पदं लिखितमस्ति खलु, तस्मिन् स्थाने धनुर्धारी इति अपि साधु. धनुष्मान् धनुष्मान् इति कथनेन मतु प्रत्ययान्तपदमस्ति. धनुर्भृत् इति अपि साधु. धन्वी इति रूपमपि साधु. तत्र बहूनि अन्यानि पदानि, गाण्डीवधरः गाण्डीवधारी इत्यादीनि पदानि तत्र योजयितुं शक्नुमः. विजयः इति पदमस्ति. जी धातोः रूपमेव जयः. वि उपसर्गपूर्वकः अस्ति. जी धातोः पूर्वं वि उपसर्गः अस्ति चेत् लटीरूपं किं भवति? विजयसे इति भवति. तस्मिन् प्रसङ्गे कृपया वदतु. किमपि सूत्रमस्ति वि परा वि इति उपसर्गः वा परा इति उपसर्गः जि इति धातोः पूर्वमस्ति चेत् तस्य आत्मनेपदीरूपाणि भवन्ति, अथवा जि इति परस्मैपदी धातुः इति. अतः विजय वि उपसर्गपूर्वकः जय धातुः जि धातुः अस्ति चेत् विजयते इति भवति. विजयते विजयेते विजयन्ते इति. अथवा जि एव अस्ति चेत् जयति जयतः जयन्ति इति भवति. उत्तमं. विपराभ्यां जेः इति सूत्रेण आत्मनेपदसंज्ञकप्रत्ययाः आयान्ति. वि उपसर्गः अस्ति चेत् अथवा परा उपसर्गः अस्ति चेत् तत्र पराजयते इति रूपम् अग्रिमं वाक्यं. सूर्यकुमारी भगिनी भवती वदतु. सञ्जय केशोपदेशं निशम्य नष्टमोह पार्थः अन्ये पाण्डवाः च किं कृतवन्तः? सञ्जय सम्बोधन प्रथमाविभक्ति अकारान्तपुल्लिङ्गः केतोपदेशं समस्तपदमस्ति. केत उपदेशं केतोपदेशं षष्टितत्पुरुष गीतायाः उपदेशः इति पुंलिङ्गपदमस्ति. उप उपसर्गपूर्वक दिश् धातोः घञन्तरूपमेव उपदेशः. अत्र कर्मपदमस्ति खलु उपदेशम्. आं भगिनि. गीतोपदेशं गीतोपदेशं निशम्य नि उपसर्ग सः शं धातुतः लभन्तम् उत्तमम्। अत्र भवती कथम् ऊहां कृतवती शम् इति धातुः अस्ति इति? संयोगः लभन्तं शम्य भवति शम् धातु चेत् नि अस्ति चेत् शम्य प्र अस्ति चेत् प्रसम्य उप अस्ति चेत् उपसम्य उत्तमम्। उपसर्गः एव नास्ति चेत् शान्त्वा धातुः सेट् धातुः अतः शमित्वा इति रूपं सिद्ध्यति इडनुकूलधातुः। उपशमनम् इति रूपम् अस्ति। उपशमनम् इति पदं कीदृशम्? लुडन्तम्। प्रशमनम् ल्युडन्तम् अस्ति। शमधातोः अर्थः शान्तहोना उपशमे इत्यस्मिन् अर्थे अस्ति। लट्टिरूपं शाम्यति दिवादिगणे अस्ति। भगवद्गीता इति पदमस्ति, तत्र विग्रहवाक्यं किं वक्तव्यम्? भगवतः गीता भगवता गीता भगवतेन उक्तं गीतम्। भगवता गीता इति कथनेन विग्रहवाक्यस्य वदनेन समासः कः अस्ति? भगवता कृता गीता। महोदय वदतु अत्र समासः कः? मध्यमपदलोपि भगवता कृता गीता अथवा भगवता रचिता गीता। अन्यपदस्य योजनस्य आवश्यकता अस्ति वा? भगवता गीता इति कथनेन पर्याप्तं भवति खलु? भगवता गीता इति किमपि करणीयं किल? भगवता किमपि करणीयं किल? गीता एव वा? अहं श्रुतवती महोदय, अतः वदन्ती अस्मि तृतीया तत्पुरुषसमासः अस्ति इति। भगवता गीता इति एव विग्रहवाक्यं भवति। भगवद्गीतायाः अन्यनाम अस्ति गीतोपदेशः। भिन्नरीत्या वक्तुमिच्छामश्चेत् नामान्तरमस्ति इत्यपि वक्तुं शक्यते। गीतोपदेशः इति नामान्तरमपि वर्तते। नामान्तरं कीदृशं पदम्? अन्यत् नाम नामान्तरम्, अन्यत् देश देशः देशान्तरं तादृशं भवति। उत्तमं। नामान्तरम् इति कथनेन अन्यद् नाम इति विग्रहवाक्यं भवति। यथा महोदयेन उक्तं देशान्तरम् इति कथनेन अन्यः देशः इति भवति। पाठान्तरम् इति कथनेन अन्यः पाठः इति विग्रहवाक्यं भवति। मार्गान्तरम् अन्यः मार्गः। उपायान्तरम् अन्यः उपायः इति विग्रहवाक्यं भवति। इत्युक्ते समस्तपदस्य विग्रहवाक्यम् एवमस्ति चेत् तत्र मयूरव्यंसकादिसमासः अस्ति। भगवद्गीतायाः गीतोपदेशः इति नामान्तरमपि वर्तते। अग्रे किमस्ति वदतु? निशम्य नष्टमोहः पार्थः। पार्थः विशेषणमस्ति नष्टमोहः। मोहात् नष्टः नष्टमोहः समस्तपदमस्ति। सुन्दरमहोदय, नष्टमोहः इत्यस्मिन् पदे समासः कः? नष्टमोहः ओके नष्टः नष्टः मोहः यस्मात् सः विगतः मोहः यस्मात् सः विगतमोहः तादृशमेव नष्टः मोहः यस्मात् सः अपहृतः मोहः तादृशम्। उत्तमम्। नष्टः मोहः यस्मात् सः इति विग्रहवाक्यस्य कथनेन पञ्चम्यर्थ बहुव्रीहिसमासः अस्ति। विगतमोहः इत्यपि साधु। गतसन्देहः इत्यपि तस्मिन्नेव श्लोके अस्ति। गतसन्देहः गतः सन्देहः यस्मात् सः इति विग्रहवाक्यम्। अत्र पार्थस्य विशेषणमस्ति नष्टमोहः। महोदय भवान् वदतु इतोपि इतोपि अपगतः मोहः यस्मात् सः अपगतमोहः तादृशमपि भवति एवं नष्टः ओके गतः विगतः गतः अपगतः तादृशानि पदानि उपयोक्तुं शक्यते यस्मात् सः इति उत्तमम् अस्मिन्नेव प्रसङ्गे गीतायां श्लोकः अस्ति यते वर्गे दर्शना भगिनी उक्तवती नष्टो मोहः स्मृतिर्लब्धा तत्र लब्धा इति एव वक्तव्यं लब्ध्वा इति रूपं नास्ति लब्ध्वा इति क्त्वान्तरूपम् अस्ति स्मृतिः लब्धा नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादात् मयाच्युत स्थितोऽस्मि गतसन्देहः करिष्ये वचनं तव तव वचनं करिष्ये इति अर्जुनः उक्तवान् इति तप्रत्ययः किल स्मृतेः विशेषणम् अस्ति किल स्मृतेः विशेषणम् अस्ति स्मृतिः लब्धा शुभदा भगिनी वदतु स्मृतिः इति कीदृशं पदम् स्मृतिः अपि स्मृ इत्यस्मात् इति धातुतः क्तिं प्रत्ययः प्रत्ययस्य योजनेन स्मृतिः इति स्त्रीलिङ्गपदम् उत्तमं स्मृ धातोः क्तिं प्रत्ययान्तरूपम् अस्ति स्त्रीलिङ्गपदम् अस्ति ह्रस्वैकारान्तपदं मतिः शब्दवत् रूपाणि त्वत्प्रसादात् स्मृतिः लब्धा इति वार्ता अस्ति गतसन्देहः स्थितोऽस्मि इति श्लोके लिखितमस्ति अर्जुनस्य विशेषणानि एव अर्जुनः नष्टमोहः गतसन्देहः स्थितः सन्देहः अत्र लब्धस्मृतिः अर्जुनः इत्यपि कथितुं शक्यते किल लब्धस्मृतिः अर्जुनस्य इकारान्तविशेषणम् इकारान्तपुल्लिङ्गविशेषणं न भवितुमर्हति वा इकारान्तपुल्लिङ्गः कीदृशशब्दः लब्धस्मृतिः एव इट् लुक्स् ओके पतिशब्दः इकारान्त पुल्लिङ्गशब्दः किल पतिशब्दः तादृशं भवितुम् अर्हति किल लब्धस्मृतिः अर्जुनः लब्धा स्मृतिः यस् यस् येन सह लब्धा स्मृतिः येन सह साधु वीणापाणिः इव लब्धस्मृतिः इत्यपि लिङ्गद्वये अपि भवितुमर्हति इति मम चिन्तनम् अस्ति स्त्रीलिङ्गे पुंलिङ्गे अपि भवितुमर्हति लब्धस्मृतः लब्धस्मृतिः इति भेदः तु अस्ति एव शुभदा भगिनी भवत्याः चिन्तनं किम् अत्र किम् इति प्रत्ययस्य योजनेन स्मृतिः इति भवति खलु तस्य तुलना पाणिः इत्यस्य सह भवति वा न वा इति मम एक शङ्का अस्ति यतोहि किम् इति एकः प्रत्ययः अस्ति पाणिः इति तु किं वक्तव्यं प्रत्ययस्य योजनेन लब्धः शब्दः इति न इति अतः पाणिः इति औत्सर्गिकरीत्या पुल्लिङ्गशब्दः परन्तु स्मृतिः इति किं प्रत्ययस्य योजनेन किं स्त्रीलिङ्गशब्दाः लभ्यते वा इति एकः विचारः अहं न जानामि सम्यक् रीत्या वीणापाणौ यस्य सः इत्यत्र व्यधिकरण बहुव्रीहिसमासः अस्ति तत्र वीणापाणिः इति पदं स्त्रीलिङ्गशब्दस्य विशेषणमपि भवितुमर्हति पुंलिङ्गपदस्य विशेषणमपि भवितुमर्हति एवमेव अत्रापि लब्धस्मृतिः इति समस्तपदमस्ति चेत् लिङ्गद्वये अपि तस्य विशेषणं भवितुमर्हति इति मम अवगमनं स्त्रियां क्तिन् इति सूत्रेण क्तिन् प्रत्ययः विहितः भवति क्तिन् प्रत्ययान्तरूपाणि स्त्रीलिङ्गे एव भवन्ति इति तेन सूत्रेण उच्यते वदतु अतः स्मृतिः इति स्त्रीलिङ्गे भवति परन्तु पाणिः इति तु ओरिजिनलि पुल्लिङ्गे एव पुल्लिङ्गशब्दः एव पाणिः नपुंसकलिङ्गं पाणिः एव नपुंसकलिङ्गम् परन्तु अत्र श्रुतिः इति विग्रहः कः आसीत्? गतः श्रुतिः लब्धा श्रुतिः लब्धा श्रुतिः पाणिः इति शब्दस्य लिङ्गं किं? कोऽपि वदतु. नपुंसकलिङ्गमेव. न, नपुंसकलिङ्गं नास्ति. पुंलिङ्गे अस्ति. नपुंसि नास्ति महोदय, पुंलिङ्गे अस्ति. अस्मिन् परिच्छेदे किं लिखितमस्ति इत्युक्ते अर्जुनस्य कर्तव्यस्मरणं जातम्. अग्रिमे परिच्छेदे किम् अस्ति परिशीलयाम. रमेश महोदय भवान् वदतु. अन्तिमपरिच्छेदे किञ्चित् लिखितमस्ति, भवान् वदतु. तत्पश्चात् सञ्जयः वदति, राजन् अर्जुनः गाण्डीवं स्वीकृत्य गाण्डीवं धृतवान्. अर्जुनं दृश्य सर्वे तत्र आगताः. युधिष्ठिरः अपि स्वस्य कवचं विसृज्य पितामहस्य प्रति गतवान् इति दत्तमस्ति. उत्तमम्. अत्र तदनन्तरम् इति पदमस्ति, तत् पदं कीदृशं पदम्? समस्तपदमस्ति. उत्तमं. तस्य अनन्तरम् इति विग्रहवाक्यं वक्तव्यमस्ति. तत्र समासः अस्ति. समासः अस्ति इत्यतः सन्धिः नित्यः. तत् योगः अनन्तरं, तदनन्तरं, तदनन्तरं रूपमेव लेखनीयम्. तत्र विग्रहवाक्यं तस्य अनन्तरम् इति भवति. तत्र झलां जशोन्ते इति सूत्रेण तकारस्य दकारादेशः भवति. स्थितम् इति पदस्य प्रसङ्गे वर्षा भगिनी भवती वदतु. स्थितम् इति, स्थितम् इति तान्तपदं, स्थादातु द्वितीयविभक्त्याम् अस्ति. स्थितं गाण्डीवम्, अत्र गाण्डीवस्य विशेषणमस्ति स्थितं पदम्. उत्तमम्. अत्र धातुः अस्ति स्थाधातुः. स्थाधातोः रूपमेव स्थितं. स्थाधातोः लटीरूपं तिष्ठति, कृतान्तरूपं स्थितं. किन्तु धातुः आकारान्तधातुः, तत्र इकारः कुतः आगतः इति प्रश्नः उदेति. तदर्थम् एकं सूत्रमस्ति, तत्र द्यतिस्यति मास्थाम् इत्तिकिति इति एकं सूत्रमस्ति. तेन विशिष्टसूत्रेण स्था इति धातोः आकारस्य इकारादेशः भवति. कित्नित् प्रत्यये परे इकारादेशः भवति. अतः एव क्तान्तरूपं स्थितं, स्थितः, स्थिता. क्तवत् रूपं स्थितवान्, स्थितवती, स्थितवत्. क्त्वान्तरूपं स्थित्वा. क्तिन् प्रत्ययान्तरूपं स्थितिः. एते चत्वारः प्रत्ययाः कित् प्रत्ययाः. अतः कित् प्रत्यये परे तत् सूत्रम् आगत्य कार्यं करोति. स्थाधातोः रूपाणि इमानि. स्था धातुतः स्थितम्. स्वीकृत्य इति प्रसङ्गे वर्षा भगिनी वदतु. महोदय, पूर्वमेकं प्रश्नम् अस्ति महोदय. तदनन्तरम् इति वाक्यम् अस्ति किल, अत्र तस्मात् अनन्तरम् इति भवति वा? व्यस्तप्रयोगं कृत्वा लिखामश्चेत् तस्य अनन्तरं, तस्मात् पूर्वम् इति वक्तव्यं. तस्मात् अनन्तरं, तस्मिन् स्थाने तस्य अनन्तरम् इति एव भवितुं शक्नोति. तत्र षष्टितत्पुरुषसमासः अस्ति. तस्य अनन्तरं, तदनन्तरं. यदा वयं समस्तपदस्य निर्माणं कुर्मः, प्रातिपदिकम् एव स्वीकर्तव्यं. तस्य इति षष्टिविभक्तिरूपमस्ति. विग्रहवाक्यं तस्य अनन्तरं, तत्र प्रातिपदिकमेव स्वीकर्तव्यम्. अतः तत् इति रूपं स्वीकृत्य तत् योगः अनन्तर इति द्वयोः पदयोः प्रातिपदिकमेव स्वीकर्तव्यम्. अपि च समासे सन्धिः नित्यः. अतः तस्य अनन्तरं स्वीकृत्य इत्यत्र गतिसमासः अस्ति. स्वी इति उपसर्गः नास्ति, उपसर्गतुल्यम् अस्ति इत्यतः गतिसमासः भूत्वा. पश्यन्तु, समासः भूत्वा इति उक्तवती. गतिसमासं कृत्वा लिखामः. भूधातुः अकर्मकः अस्ति इति कारणतः गतिसमासः भूत्वा पदं सिध्यति, गतिसमासं कृत्वा लिखामः इति वक्तव्यमस्ति. धृतवान्. सुन्दरमहोदय वदतु. धृधातोः तवत् प्रत्ययस्य योजनेन धृतवान् इति पदं सिध्यति. वतु प्रत्ययस्य योजनेन अत्र क्तवतु तवतु प्रत्यय सोरि तवतु प्रत्ययस्य योजनेन धृधातोः तवतु प्रत्ययस्य योजनेन धृतवान् इति पदं सिध्यति. धृतवान् धृतवन्तौ धृतवन्तः धृतवन्तं धृतवन्तौ धृतवतः धृतवता तादृशं भवति. उत्तमं. ध्रुधातुः भुवादिगणे अस्ति. भुवादिगणे अस्ति इति कारणतः लटीरूपं किं भवति? लटीरूपं धरति इति भवति. धृयोगे शप् योगे तिप् कर्तरि शप् इति सूत्रेण धृयोगे शप् योगे तिप् भवति. तदनन्तरम् अनुबन्धलोपे सति अ एव अवशिष्यते. एवं धृ इगन्तधातुः इगन्तधातुः इति कारणेन गुणस्य प्रसक्तिः अस्ति. एवं शप् प्रत्ययः षित् अस्ति इति कारणेन षित् अपि अस्ति पित् अपि अस्ति इति कारणेन तिंशित् सार्वधातुकम् इति सूत्रेण सार्वधातुकप्रत्ययः संज्ञकः अस्ति. एवं सार्वधातुक आर्धधातुकयोः इति सूत्रेण गुणस्य प्राप्तिः अपि भवति. एवं धृयोगे अयोगे ति धृ गुणः भूत्वा एवं उरण्ड्रपरः इत्यपि सूत्र धर् भवति. धर्योगे अयोगे ति धरति इति अन्तिमं रूपं सिद्ध्यति. उत्तमं. धातुः धृधातुतः धरति इति रूपं सिद्ध्यति. भुवादिगणे अस्ति. इगन्तधातुः अतः सार्वधातुकार्धधातुकयोः इति सूत्रेण गुणः भूत्वा धरति इति रूपं सिद्ध्यति. धृतवान् धृतवती इत्यत्र किमपि कार्यं नास्ति. अनुबन्धलोपे सति प्रत्ययस्य अवशिष्टभागं योजयामः. ध्रुयोगः तवत् धृतवत् तत्र किमपि कार्यं नास्ति. गाण्डीवधरः इति पदम् अस्ति. यथा चक्रधरः गाण्डीवधरः धनुर्धरः इत्यत्र समासः कः इति स्पष्टतया ज्ञातव्यम्. शुद्धिकौमुदी पुस्तके किञ्चित् लिखितम् अस्ति. कक्षायाः अनन्तरं प्रेषयामि. गाण्डीवं धरति इति उत्तरं साधु, किन्तु तत्र समासः गाण्डीवस्य धरः इति भवति इति धरति इति धरः इति प्रथमं कर्तव्यं किल. तदनन्तरं गाण्डीवस्य धरः इति भवितुम् अर्हति. यदि तादृशं न कुर्मः चेत् गाण्डीवं धरति इति उपपदसमासः भवति किल. यथा कुम्भं करोति इति कुम्भकारः, तथा अत्र न वक्तव्यं. गाण्डीवं धरति इति न वदामः. गाण्डीवस्य धरः इति भवति इति तस्मिन् पुस्तके लिखितमस्ति. सन्दृश्य इति कीदृशं पदम्? सम् इति उपसर्ग पूर्वक दृश्य धातोः ल्यबन्तम् अव्ययम् सन्दृश्य. प्रा अस्ति चेत् प्रदृश्य इति भवति. सन्दृश्य इत्युक्ते सम्यक् दृष्टवान् इति अर्थः. सम्यक् पश्यति, सम्यक् अपश्यत्. संस्थाने प्रा अपि योजयितुं शक्नुमः. वदतु. प्रकृष्टेन दृष्टवान् इति प्रदृश्य. उत्तमं. युधिष्ठिरः इत्यत्र किम् अस्ति? युद्धि स्थिरः इति युधिष्ठिरः, तत्र अलुक् समासः. उत्तमम्. अलुक् समासः अस्ति इत्युक्ते पूर्वपदस्य विभक्तिलोपः न भवति, अलुक् भवति. सुपोधातुप्रातिपदिकयोः इति सूत्रेण समस्तपदे सुबन्तपदस्य अन्ते स्थितस्य सुप्रत्ययस्य लुक् भवति सामान्यतया, किन्तु अत्र अलुक् भवति. वने वनेचरः इति वनेचरः अपि तादृशमेव पदमस्ति वने चरति इति वनेचरः तदपि अलुक्समासः एव उत्तमम् आत्मनेपदं परस्मैपदम् इत्यादिषु अपि अलुक्समासः अस्ति कर्तरिप्रयोगः कर्मणि प्रयोगः तादृश तत्सर्वमेव अलुक्समासः एव कर्मणि प्रयोगः कर्तरि प्रयोगः सप्तमी विभक्ति भवति परन्तु तत्र प्रातिपदिकं न सिद्ध्यति तत्र प्रयोगः सप्तमी प्रयोगः एव भवति तादृशं लुक् न भवति कर्तरि कर्तृर्थे प्रयोगः इति अर्थः तु सिद्ध्यति कर्तृर्थे प्रयोगः एतद् द सेम् थिङ्ग् वि लर्न्ट् यस्टर्डे ओन्ली भाषापाकः इति नीलेश् महोदय हीस् टीचिङ्ग् भाषा तत्रैव यस्टर्डे ओन्ली वि लर्न्ट् दट् कर्तृर्थे प्रयोगः कर्तरिप्रयोगः परन्तु तस्य अर्थः तु कर्तृर्थे प्रयोगः कर्मण्यर्थे प्रयोगः तादृश भावे प्रयोगः अपि तादृशमेव भावार्थे प्रयोगः भावे प्रयोगः एतत् सर्वमपि अलुक् समासस्य उदाहरणानि धन्यवादः महोदय युधिष्ठिरः इत्यत्र युधि स्थिरः स्था धातोः रूपमेव स्थिरः अस्ति तत्र दन्त्यसकारस्य स्थाने मूर्धन्यषकारः अस्ति खलु युधिष्ठिरः इति रूपमस्ति षत्वमस्ति षत्वस्य कृते अपि एकं सूत्रमस्ति षत्वप्रसङ्गे बहूनि सूत्राणि सन्ति किन्तु एकं सूत्रमस्ति गवियुधिभ्यां स्थिरः इति सूत्रमस्ति गवियुधिभ्यां स्थिरः इति सूत्रेण युधिष्ठिरः इत्यस्मिन् पदे षत्वं भवति गविष्ठिरः इति पदमपि अस्ति युधिष्ठिरः इति पदमपि अस्ति युधिष्ठिरः इत्यत्र युधि स्थिरः इति विग्रहवाक्यमस्ति एवमेव अत्रापि गविस्थिरः इति विग्रहवाक्यमस्ति वाचि स्थिरः अग्रे विसृज्य इति पदमस्ति सुजाता भगिनी वदतु महोदय वि उपसर्ग अस्ति सृधातुतः सृजधातुतः लबन्तम् अस्ति विसृज्य उत्तमम् अत्र सृज् धातुः छोड्ना छोड्कर् इति वक्तुं शक्यते सृज्यते इति लटीरूपमस्ति सृज्यते दिवादिगणे आगत्य तत्र किमस्ति वदतु आ उपसर्ग अस्ति गम् धातुतः आगत्य लबन्तरूपम् अस्ति उत्तमम् आगत्य रूपमपि साधु आगम्य रूपमपि साधु किमर्थम् वाल्यपि इति सूत्रेण मकारान्तधातूनां प्रसङ्गे विकल्पेन मकारलोपः भवति एकस्मिन् पक्षे मकारलोपः भवति अन्यस्मिन् पक्षे मकारः यथावत् तिष्ठति मकारः तिष्ठति चेत् आगम्य इति रूपं मकारः अपगच्छति चेत् आगत्य इति रूपं सिद्ध्यति इत्युक्ते रूपद्वयमपि तत्र अस्ति विकल्पेन मकारलोपः भवति वाल्यपि इति सूत्रेण मकारलोपः भवति चेत् तत्र इतोपि अन्यत् सूत्रम् आगत्य तुक् आगमं करोति अतः गम् धातुतः गत्य इति रूपं सिद्ध्यति मकारः अपगच्छति नूतनतया एकः तकारः आगत्य तत्र उपविशति इति कृत्वा आगत्य सङ्गत्य इत्यादीनि रूपाणि भवन्ति तत्र तुक् आगमः ह्रस्वस्य पिति कृति तुक् इति सूत्रेण तुक् आगमः भवति अतः आगत्य इति रूपम् भगिनि अत्र आद्यन्तौ टकितौ इति सूत्रमपि कार्यं करोति वा तुक् कित् अस्ति किल अस्ति आगमः कीदृशः कित् आगमः आद्यन्तौ टकितौ कार्यं करोति एव करोति निक्षिप्य इति पदमस्ति निक्षिप्य प्रसङ्गे सुजाता भगिनी वदतु नि उपसर्ग अस्ति क्षिप् धातु अस्ति क्षिप् धातुः अस्ति क्षिप् धातुः अस्ति लेबन्तं योजनेन लेप्रचयोजनेन निक्षिप्य भवति प्रा अस्ति चेत् किं भवति प्रक्षिप्य सम् अस्ति चेत् संक्षिप्य उत्तमं भवती श्रुतवती खलु निक्षेपः निक्षेपः प्रक्षेपः संक्षेपः इत्यादीनि पदानि सन्ति निक्षेपः प्रक्षेपः विक्षेपः संक्षेपः इत्यादीनि पदानि क्षिप् धातोः रूपाणि क्षिप् धातुतः क्षेपः इति रूपं सिद्ध्यति घञन्तरूपं सिद्ध्यति किन्तु अत्र ल्यबन्तं दत्तमस्ति निक्षिप्य क्षिप् धातोः प्रसङ्गे उपसर्गभेदेन अर्थभेदः जायते निक्षिप्य इत्यत्र भवत्याः अवगमनं किम् निक्षिप्य वर वर निक्षिप्य स्वीकृत्य निक्षिप्य अथवा निक्षेपः तत्र रख्न इति अर्थः अस्ति सम्भाल्के रख्न सम्भाल्के रख्न प्रक्षिप्य इत्यत्र किमस्ति महोदय वदतु प्रक्षिप्य इत्युक्ते प्रकृष्टेन क्षिप् धातुः प्र उपसर्गपूर्वक क्षिप् धातोः ल्यबन्तमव्ययं प्रकृष्टेन क्षेपणम् इत्युक्ते that's also yeah to sambhal ke rakhna more or less similar mein tatr bhin ardhah jor se phenkna it ardhah ship dhatu phenkna yes throw it away correct sankhipya ityatra samyak to keep it safely sankhipya sankshepah sankuchya sankuchati संक्षेपरूपेण वक्तव्यं तादृशम् उत्तमम् तत्र संक्षेपकर्णः संक्षेपरामायणं तथा अर्थभेदः जायते निक्षिप्य प्रक्षिप्य संक्षिप्य इति रूपाणि सन्ति अस्मिन् परिच्छेदे पद्भ्याम् इति लिखितम् अस्ति शुभदा भगिनी वदतु पद्भ्याम् इति तृतीया विभक्ति द्विवचनमिति मम चिन्तनं सम्यक् वा तृतीया विभक्ति द्विवचनं साधु पद्भ्याम् इति स्थाने पादाभ्याम् इति अपि साधु पद्भ्यां पादाभ्यां द्वयोर्मध्ये भेदः कः पादः इति अकारान्तपुल्लिङ्गशब्दः पद्भ्याम् इत्यस्मिन् पद् इति दकारान्त हलन्तशब्दः तस्य अतः तस्य तयोः रूपाणि भिद्यन्ते पादः इति अजन्तशब्दः पद् इति हलन्तशब्दः अस्ति पद्भ्याम् इत्यत्र हलन्तशब्दः अस्ति तृतीयाविभक्तिरूपमस्ति पदा पद्भ्यां पद्भिः एवं रूपाणि भवन्ति पदे पद्भ्यां पद्भ्यः पदः पदः पदि इमानि रूपाणि हलन्तशब्दस्य रूपाणि सिद्ध्यन्ति तत्र भेदः अस्ति पद्भ्यां भिन्नं पदं पादाभ्याम् इति भिन्नं पदमस्ति अकारान्तपदं योजयितुमिच्छामश्चेत् पादेन पादाभ्यां पादैः एवं रूपाणि भवन्ति अवरुह्य अवरुह्य प्रसङ्गे कोऽपि वदतु सूर्यकुमारी भगिनी वदतु अव उपसर्गः पूर्वकः रुः धातुतः अवरुह्य भवति ल्युडन्तं किमस्ति रुः धातोः ल्युडन्तम् अवरोहणम् अवरोहणम् ल्युडन्तम् अव उपसर्गः अस्ति चेत् अवरोहणं भवति आ उपसर्गपूर्वक रुः धातुतः ल्युडन्तम् आरोहणम् आरोढम् आरोहणम् आरोहणम् अवरोहणम् आपोसिट् विरुद्धार्थकशब्दाः इति वदामः आरोहणम् अवरोहणम् आरुह्य अवरुह्य रुः धातुः कीदृशधातुः रुह् धातुः उदुपधधातुः अतः रोहणम् इत्यत्र कीदृशं कार्यं भवति उगन्तलघुपदस्य च इति सूत्रं कार्यं करोति तत्र तेन तेन रुह् रोः भवति गुणः भूत्वा उपदायां स्थितस्य उकारस्य गुणः भूत्वा ओकारः भवति एवं रोहति इति रूपं सिद्ध्यति उत्तमं रोहति रोहणम् इत्यादीनि रूपाणि भवन्ति तत्र रेपः निमित्तमस्ति इति कारणतः दन्त्यनकारस्य स्थाने मूर्धन्यणकारः आगतः अतः आरोहणम् अवरोहणम् इति रूपाणि सिद्ध्यन्ति तत्र णत्वमपि भवति रेपः निमित्तमस्ति इति कारणतः अस्य धातोः प्रसङ्गे वैशिष्ट्यं किम् इत्युक्ते क्तान्तरूपं किं भवति रूढः अवरूढः उत्तमम् होढः इति सूत्रेण आरूढ हकारान्तधातूनां प्रसङ्गे एव इदं कार्यं भवति होढः इति सूत्रेण हकारस्य स्थाने ढकारः आयाति इति कृत्वा आरूढः आरूढवान् अवरूढः अवरूढवान् इत्यादीनि रूपाणि सन्ति अभिप्रेक्ष्य तत्र किमस्ति सूर्यकुमारी भगिनी अपि अभिपूर्वक प्राप् उपसर्गपूर्वकः इष् धातुतः ईक्ष धातुतः लभन्तम् उपसर्गद्वयमस्ति उपसर्गद्वयमस्ति अभियोगः प्रायोगः ईक्षयोगः ल्यप् अभिप्रेक्ष्य इति रूपं भवति तत्र गुणसन्धिकार्यमपि अस्ति ईक्षधातोः भिन्नानि रूपाणि वयम् एकवारं शृणुमः अभि उपसर्गपूर्वकः ईक्ष धातुः ल्यबन्तरूपाणि वदतु अभियोगः ईक्ष धातुतः ल्यप् अस्ति ईक्षा अभीक्ष उत्तमम् अव उपसर्गपूर्वकः ईक्ष धातुतः ल्यप् अव्यक्ष न अवेक्ष अवेक्ष्य अवेक्ष्य निर् उपसर्गः अस्ति चेत् निर् योगः निरीक्ष्य परि अस्ति चेत् परीक्ष्य उत्तमं प्रा उपसर्गः अस्ति चेत् प्रा प्रेक्ष्य उत्तमं वि उपसर्गः अस्ति चेत् वीक्ष्य अप उपसर्गः अस्ति चेत् अपेक्ष्य सम् उपसर्गः अस्ति चेत् सम् संयोगः ईक्ष समीक्ष्य उत्तमं प्रति उपसर्गः अस्ति चेत् प्रतीक्ष्य प्रतीक्ष्य उत्तमम् इमानि पदानि परिचितानि किन्तु तत्र अर्थभेदः अस्ति निरीक्ष्य प्रतीक्ष्य समीक्ष्य वीक्ष्य परीक्ष्य अभीक्ष्य उपेक्ष्य इत्यादिषु अर्थभेदः अस्ति अत्र वरायुधम् इति पदं दत्तमस्ति वरायुधम् इत्यत्र समासः कः तृतीयतत्त्व वरेण लभ्यः आयुधः न आयुधम् इति नपुंसकलिङ्गपदमस्ति सुन्दरमहोदय वदतु वरं च तत् आयुधं च वरायुधम् इति मन्ये कर्मधारयसमासः इति मन्ये रथात् अवरुह्य इति लिखितमस्ति तत्र मिलित्वा कथं लिखामः रथात् अवरुह्य रथावरुह्य इति रथावरुह्य किल रथात् अवरुह्य रथादवरुह्य सन्धि सन्धि करणीयं चेत् रथादवरुह्य इति भवति. यदि समासे कृते सति रथावरुह्य इति कथितुं शक्यते. रथावरूढः अवरूढः इति अर्थं भिन्नं भवति किल, भूतकालरूपमेव खलु. रुह्य इत्युक्ते रथात् अवरुह्य किमपि अन्यत् कार्यं करोति इति लेवन्तम् अव्ययं तत्र भवति. अवरूढः इत्युक्ते रथावरूढः इत्युक्ते तप्रत्ययः योजनीयं किल तत्र. रथावरूढः भूत्वा भूत्वा ओके रथावरूढः भूत्वा अन्यत् पदाभ्यां पद्भ्यामेव पितामहम् अभिप्रेक्ष्य अगच्छत्. ओके भिन्नरीत्या वक्तुं शक्यते वा? कोऽपि वदतु. इतोपि किमस्ति? अन्येऽपि राजानः इति लिखितमस्ति. दर्शनभगिनी भवती वक्तुमिच्छति वा? अन्येऽपि राजानः वदतु. अवग्रहचिह्न आगच्छति. अहं नाम विस्मृतवती. पूर्वरूपसन्धि. पूर्वरूपसन्धि. महोदय वदतु. अन्ये योगे अपि अवग्रहचिह्नं भूत्वा अन्येपि इति पूर्वरूपसन्धिः सिद्ध्यति. उत्तमम्. इदं कार्यं पदान्तकार्यं स्मर्तव्यम्. इदं कार्यं पदान्तकार्यम्. एङ्गः पदान्तादति इति सूत्रेण कार्यं सिद्ध्यति. अत्र एङ् प्रत्याहारस्थवर्णः पदस्य अन्ते अस्ति चेत् तस्य अनन्तरम् अत् इत्युक्ते ह्रस्वाकारः, परशब्दस्य आदिमवर्णः ह्रस्वाकारः अस्ति चेदेव इदं कार्यं भवति. एङ्गः पदान्तादति, अति इति कथनेन ह्रस्वाकारः निमित्तरूपेण अस्ति चेत् कार्यं भवति. इदं कार्यं पदान्तकार्यं. पूर्वशब्दस्य पदसंज्ञा नास्ति चेत् यचोयवायावः सन्धिकार्यं भवति. यचोयवायावः इति सन्धिकार्यस्य अपवादसूत्रमेव एङ्गः पदान्तादति. अन्ये इति शब्दस्य पदसंज्ञा अस्ति, पदसंज्ञा अस्ति चेदेव इदं कार्यं भवति. नो चेत् यचोयवायावः कार्यं भवति. यान्तवादादेशसन्धिकार्यं वदतु. अन्यै इति भवति पदान्तकार्यं नास्ति चेत् एकारः ऐकारः भवति किल, ऐकारः अन्यै अपि इति रूपं सिद्ध्यति. एकारस्य स्थाने अय् आदेशः भूत्वा यान्तवान्तादेशस्य सन्धिः भवति स्म. अन्ये इति पदस्य पदसंज्ञा नास्ति चेत् एचोयवायावः कार्यं भवति. अत्र अन्ये इति शब्दस्य पदसंज्ञा अस्ति. अन्य इति प्रातिपदिकं स्वीकृत्य बहुवचनप्रत्ययः अत्र योजितः अस्ति. अन्यः, अन्यौ, अन्ये एवं प्रथमाविभक्ति बहुवचन सुप्रत्ययः अत्र अस्ति. सुप्रत्ययः पदस्य अन्ते अस्ति इति कारणतः इदं सुबन्तं, तस्य पदसंज्ञा अस्ति इति कारणतः अत्र एङ्गः पदान्तादिति सूत्रेण पूर्वरूपसन्धिः भूत्वा पूर्वरूपादेशः भवति. पूर्वपरयोः स्थाने एकः पूर्वपरयोः इति सूत्रे उक्तमस्ति. अतः पूर्वपरयोः स्थाने पूर्वरूपम् एकादेशः भवति इति कारणतः अन्येऽपि इति रूपं भवति. अवग्रहचिह्नं स्थापयामः. अनुसृत्य इत्यत्र किमस्ति? अनु उपसर्गपूर्वक सृ इति धातोः लेबन्तम् अव्ययम्. सृधातुः भुवादिगणे अस्ति. रूपं किमस्ति? लटि. लटिरूपं सरति, सरतः, सरन्ति. उत्तमं. यथा ध्रुधातोः रूपं सिद्ध्यति तथा एव सृधातुः अपि ऋकारान्तधातुः, इगन्तधातुः. अतः सार्वधातुकार्धधातुकयोः सूत्रेण गुणः भूत्वा सृधातोः रूपं सरति. उरण्ड्रपरः. उरण्ड्रपरः. सृधातोः तवत् रूपं किमस्ति? श्रुतवान् अस्ति. स्मर्तव्यः अंशः कः? अयं सृधातुः भिन्नः, श्रुधातुः भिन्नः, तालव्यशकारयुक्तधातुः भिन्नः. अत्र दन्त्यसकारयुक्तधातुः अस्ति. अपि अस्ति. वदतु. टोटलि आम्. श्रु इति श्रवणमेव, श्रुधातुः श्रवणं सिद्ध इति अर्थे भवति, सृ इति गत्यर्थकधातुः भवति, सृ इति अन्त्यसकार श्रुधातुः गत्यर्थकधातुः। भुवादिगणे बहवः गत्यर्थकधातवः सन्ति, गत्यर्थे बहवः धातवः भुवादिगणे सन्ति। तस्य आवलिः अस्ति वा गत्यर्थकधातूनां आवलिः अस्ति वा कोऽपि? मम पुरतः नास्ति महोदय। अन्येऽपि राजानः इति लिखितमस्ति, अन्ये राजानः इति व्यस्तप्रयोगः। समस्तपदं कृत्वा वदामश्चेत् किं वदामः? अन्येऽपि राजानः, अन्यः राजा इति विग्रहवाक्यमस्ति चेत् राजान्तरं, तत् स्थाने एव किल अन्तरम् इति शब्दः स्थानान्तरम् एव भवति किल, तस्य पुरुषाणां कृते तादृशं प्रयोगं दोषः किल? न न, अन्यः राजा इति विग्रहवाक्यमस्ति चेत् समस्तपदमस्ति राजान्तरम्। अन्यः उपायः इति विग्रहवाक्यमस्ति चेत् उपायान्तरम्। अन्यः मार्गः इति विग्रहवाक्यमस्ति चेत् मार्गान्तरम्, पाठान्तरम्, उपायान्तरं, शब्दान्तरम् इत्यादीनि पदानि सन्ति। तादृशमेव राजान्तरम् अपि कर्तुं शक्यते वा अत्र? एकवचनरूपमस्ति चेत् अन्यः राजा इति विग्रहवाक्यमस्ति चेत् राजान्तरम् इति भवति, किन्तु अत्र बहुवचने वक्तव्यं खलु? राजान्तरं राजान्तरे राजान्तराणि इति भवितुम् अर्हति वा? राजान्तराणि इति वर्षा भगिनी वदतु, तथा भवति वा? राज्यमस्ति चेत् राज्यान्तराणि भवति। वर्षा भगिनी वदतु। न, पूर्वम् एतादृशपदं न दृष्टं महोदय। अत्र यदा सुन्दरमहोदयेन उक्तम् अत्र अन्तरं भवति वा इतरा भवति महोदय? मयूरव्यंसकादिगणः नाम्ना एकः गणः अस्ति, मयूरव्यंसकादि कर्मधारयसमासः इत्युक्ते तत्पुरुषसमासस्य प्रभेदः एव कर्मधारयसमासः। अपि कर्मधारयसमासे अपि पुनः बहवः प्रभेदाः सन्ति, राजान्तरं, मार्गान्तरम्, उपायान्तरं, शब्दान्तरं, पाठान्तरम् इत्यादीनि पदानि शृणुमः। तेषु पदेषु मयूरव्यंसकादिसमासः अस्ति। एवमेव अत्र एकवचने राजान्तरम् इति पदं तु साधु एव, अन्यः राजा इति विग्रहवाक्यं तत्र वक्तव्यं। राजान्तरम् इति कथनेन अन्यः राजा इति भवति, किन्तु अत्र बहुवचने राजान्तराणि। यदि राजान्तरम् अस्ति चेत् राजान्तराणि अपि भवितव्यं किल लाजिक् वैस्? भवितव्यं। तत्र इतोपि किं वक्तव्यं? राजान्तरेण भवनीयं, राजान्तरेण भवितव्यम् इति वक्तव्यं। किमर्थं तथा? तृतीयविभक्ति एव उपयोक्तव्यं, राजान्तरेण भवितव्यम्। आं भगिनि, किमर्थं तथा राजान्तरेण इति? भूधातुः अकर्मकधातुः, कर्मपदं न स्वीकरोति, वाक्यं तु भावे प्रयोगे एव वक्तव्यं। सकर्मकधातूनां प्रसङ्गे कर्मणि प्रयोगे वाक्यं सिद्ध्यति, किन्तु अकर्मकधातूनां प्रसङ्गे भावे प्रयोगे एव वक्तव्यमस्ति। अत्र भूधातुः अकर्मकधातुः, भवितव्यं, भवनीयम् इत्यादीनि पदानि, तव्यत् प्रत्ययः, अनियर् प्रत्ययः, इदं प्रत्ययद्वयं कर्मार्थकप्रत्ययद्वयं, कर्मणि प्रयोगे तयोः प्रयोगः भवति, किन्तु धातुः अकर्मकः अस्ति। अतः राजान्तरेण भवनीयं, राजान्तरेण भवितव्यम् एवं वाक्यं लेखनीयं, तत्र भावे प्रयोगे एव वाक्यं सिद्ध्यति, कर्मपदं न कदापि सम्भवति, धातुः अकर्मकः। सूर्यकुमारी भगिनी वक्तुमिच्छति वा? तदेव, भावे प्रयोगे एकवचनं नपुंसकलिङ्गमेव भवति। भूधातोः रूपाणि खलु भवितव्यं, भवनीयं। तत्र भवितव्यम् इत्यत्र ईडागमः किमर्थमस्ति वदतु? Um, तवत् प्रत्ययः अस्ति चेत् अनुकूल भवति. तकारादिप्रत्ययः तव्यत् प्रत्ययः, तकारादिप्रत्ययः अस्ति इति कारणतः तकारः वलादिवर्णः, अतः इडनुकूलप्रत्ययः, इडागमयोग्यप्रत्ययः, इडनुकूलरूपं सिद्ध्यति, भवितव्यम् इति रूपं भवति, भवनीयं. तत्र अनियर् प्रत्ययः इडनुकूलप्रत्ययः नास्ति, अनिट् प्रत्ययः इत्युक्ते प्रत्ययस्य आदिमवर्णः अकारः अस्ति, अकारः वलादिः नास्ति इति कारणतः अनिट् प्रत्ययः अनियर् प्रत्ययः. अतः भवनीयं, पठनीयं, यं कमपि शब्दं स्वीकरोतु, अनियर् प्रत्ययान्तरूपेषु इडागमः न दृश्यते. पठनीयं, खादनीयं, गमनीयं, भवनीयं, तत्र इडागमः न दृश्यते. किन्तु तव्यत् प्रत्ययान्तशब्देषु केषुचित् पदेषु इडागमः दृश्यते, केषुचित् पदेषु इडागमः न दृश्यते. तव्यत् प्रत्ययान्तरूपेषु इडागमः नास्ति चेत् तत्र किं स्मर्तव्यं? धातुः इडनुकूलः नास्ति वा तत्र इति चिन्तनीयम्. उत्तमं, वयं सर्वे मिलित्वा बहु सम्यक् चिन्तनं कृतवन्तः. सर्वेषां कृते धन्यवादाः. धन्यवादाः भगिनि. धन्यवादः. धन्यवादः महोदय.